समासचिन्तनवर्गं प्रति सर्वेषां स्वागतम्। पूर्वस्मिन् वर्गे वयं प्रथमानिर्दिष्टं समासोपसर्जनं पूर्वम् एकविभक्तिचापूर्वनिपाते एतानि त्रीणि उपसर्जनसंज्ञासम्बद्धसूत्राणि दृष्टवन्तः। तेषां सूत्राणाम् आधारेण वयं सीतापतिः इत्यस्मिन् पदे सीतापदम् एव पूर्वपदं किमर्थं भवति इति वयम् अवगतवन्तः। सीतापतिः इत्यस्मिन् पदे सीतापदं पूर्वपदं किमर्थं भवति इत्युक्ते तत्र प्रथमानिर्दिष्टं समासोपसर्जनम् इति संज्ञासूत्रमस्ति। तेन सूत्रेण तत्र षष्ट्यन्तपदस्य इत्युक्ते विधिसूत्रे यत् पदं प्रथमाविभक्त्यन्तं पदमस्ति तस्य उपसर्जनसंज्ञा भवति। तदनन्तरं एकं विधिसूत्रमस्ति उपसर्जनं पूर्वम् इति सूत्रेण तस्य पूर्वप्रयोगः भवति इति वयम् अवगतवन्तः। तदनन्तरं गते सप्ताहे वयम् इवेन सह समासः विभक्त्यलोपश्च इति एकं वार्तिकमस्ति। तेन वार्तिकेन रघुवंशमहाकाव्ये प्रथमसर्गे प्रथमश्लोके एव एकं समस्तपदमस्ति वागर्धाविव इति एकं समस्तपदमस्ति। तस्मिन् समस्तपदे इवेन सह समासः विभक्त्यलोपश्च इति वार्तिकेन कथं केवलसमासविधानं भवति इति वयं दृष्टवन्तः। तदनन्तरं समासप्रक्रियायां कानिचन सोपानानि सन्ति, केचन विषयाः स्मर्तव्याः, तान् स्मर्तव्यान् विषयान् अपि वयं दृष्टवन्तः। तदनन्तरं तत्र चत्वारि सूत्राणि अस्माभिः परिशीलितानि। चत्वारि सूत्राणि कानि इत्युक्ते तत्र कृत्तद्धितसमासाश्च इति एकं संज्ञासूत्रम् अस्ति, सुपोधातुप्रातिपदिकयोः इति एकं विधिसूत्रमस्ति। सुपोधातुप्रातिपदिकयोः इति सूत्रे एकं पदं पूर्वस्मात् सूत्रात् लुक् इति पदम् अनुवृत्तिरूपेण सुपोधातुप्रातिपदिकयोः इति सूत्रे आयाति। तत्र लुक् इत्युक्ते विशिष्टप्रकारकः लोपः, अपि च लोपमपि एकं कार्यमेव लोपः अपि। तस्मिन् सन्दर्भे एव वयम् एकं लोपः नाम किम् इति वयं दृष्टवन्तः। अदर्शनं एव लोपः, अदर्शनं लोपः इति एकं संज्ञासूत्रं दृष्टवन्तः। तदनन्तरं तस्मिन्नेव प्रसङ्गे प्रत्ययस्य लुक् श्लू लुपः इति एकम् अन्यत् संज्ञासूत्रम् अपि वयं दृष्टवन्तः। प्रत्ययस्य लुक् श्लू लुपः इत्यस्मिन् सूत्रे त्रीणि पदानि सन्ति, लुक् श्लू लुप्। एताः तिस्रः संज्ञाः इत्युक्ते एताभिः तिसृभिः संज्ञाभिः लोपः इत्युक्ते अदर्शनमिति कार्यं विहितं भवति। एतत् सर्वं वयं दृष्टवन्तः गते सप्ताहे। अपि च अत्र अस्माकं कृते किञ्चित् पुनस्मरणम् आवश्यकम् अस्ति इति कृत्वा शीघ्रं एतेषां चतुर्णां सूत्राणां विषये किञ्चित् परिशीलनं कृत्वा तदनन्तरम् अग्रे सरेम। तत्र अस्माकं कृते एकं नूतनं सूत्रमस्ति, नलोपः प्रातिपदिकान्तस्य इति एकं सूत्रमस्ति। तस्मात् सूत्रात् आरभ्य अद्य पठेम। तस्मात् पूर्वं किञ्चित् पुनस्मरणार्थं किञ्चित् सूत्राणां प्रसङ्गे द्रष्टव्यम्। अतः प्रथमतया कृत्तद्धितसमासाश्च इति सूत्रं किं वदति इति अवगन्तव्यम्। अत्र अरुणा भगिनी किञ्चित् वदति वा, कृत्तद्धितसमासाश्च किं वदति? भगिनी करपत्रं नास्ति, अन्यः पठतु, तदनन्तरं पठामि भगिनि। चिन्ता मास्तु। अत्र दर्शना भगिनी भवती वदति वा, अत्र किञ्चित् वदति वा? आं भगिनि, प्रयत्नं करोमि। तर्हि कृत्त तद्धितसमासाश्च इति सूत्रेण वयं ज्ञातुं शक्नुवन्तः, वदति सूत्रं वदति यत् कृत् पद कृतान्तः प्रत्ययस्य शब्दः यत् अस्ति तस्यापि प्रातिपदिकं वयं कर्तुं शक्नुमः इति. तथैव तद्धितप्रत्ययस्य शब्द यत् अस्ति तस्य अपि प्रातिपदिकं कर्तुं शक्नुमः. अपि तु समासः समासः कृत्वा तस्य पदं प्रातिपदिकं निर्णयं कृत्वा वयं पुनः तस्य कर्तुं शक्नुमः इति अहं मन्ये. सम्यक्. इत्युक्ते कृत्तद्धितसमासाश्च इति सूत्रं संज्ञासूत्रमस्ति. अनेन सूत्रेण कृदन्तपदानां तद्धितान्तपदानां सामासिकपदानाम् अथवा समस्तपदानां प्रातिपदिकसंज्ञा दीयते. किञ्चित् प्रत्येकस्य विभागे एकम् उदाहरणं वदति वा? कृदन्तपदम् इत्युक्ते किम्? कृदन्तपदम् अहं वदामि. कृतभोजनं कृतभोजनः रामः. तत्र कृतः इति कृदन्तः पद इति अहं मन्ये. पदिकं आदौ तु शब्दः, अनन्तरं तस्य प्रातिपदिकम् अस्ति कृत. अत्र तथैव कृत इति प्रातिपदिकं क्रूधातुतः निर्मितं. क्रूधातुतः निर्मितम् इत्युक्ते धातुतः कृत् प्रत्ययस्य योजनेन तत् पदं निष्पन्नं भवति. तत्र कृत् प्रत्ययः कः इत्युक्ते कृताप्रत्ययः. कृताप्रत्ययः कृत् प्रत्ययः इत्युक्ते धातुतः द्विप्रकारकः प्रत्ययाः विधीयन्ते, कृत् प्रत्ययाः अपि च तिङ्प्रत्ययाः. तिङ्प्रत्ययाः योजनेन तत्र तिङन्तपदं सिद्ध्यति. कृत् प्रत्ययानां योजनेन धातुतः कृदन्तपदनिर्माणं भवति. कृदन्तपदस्य प्रातिपदिकसंज्ञा अनेन सूत्रेण कृत्तद्धितसमासाश्च सूत्रेण दीयते. अनन्तरम् अत्र तद्धितान्तपदम् एकं पदं वदतु. तद्धितान्तम् अहं पूर्णतः न जानामि. तद्धितान्तपदम् अहं दातुभिन्न न जानामि. तत् विषयः एव अहं न कृतवती. तर्हि चिन्ता मास्तु. अत्र अस्माकं करपत्रे अत्र यदि भवती करपत्रं पश्यति चेत् अत्र द्वितीयं वाक्यं कृत्तद्धितसमासाश्च इति इत्यस्मिन् विभागे तत्र द्वितीयं वाक्यं लिखितमस्ति. धातुभिन्नप्रकृतितः प्रत्ययस्य विधानेन यत् रूपं निष्पन्नं भवति तत् प्रातिपदिकम्. अत्र तु मुख्यविषयः धातुभिन्नप्रकृतिः. धातुभिन्नप्रकृतिः कः इत्युक्ते प्रातिपदिकं. प्रातिपदिकात् भिन्नप्रत्ययस्य तद्धितप्रत्ययस्य योजनेन तद्धितान्तं पदं सिद्ध्यति. तद्धितान्तपदानां कृते अनेन सूत्रेण प्रातिपदिकसंज्ञा दीयते. अरुणा भगिनी एकं तद्धितान्तं पदं वदतु. दाशरथः. दाशरथिः. दशरथस्य पुत्रः पुमान् दाशरथः. रामः इति तद्धितान्त. तत्र दाशरथिः इति पदं तद्धितान्तपदं. तत्र दशरथः वदतु भगिनि. वैष्णवः शिव शैव शैवः विष्णु इति पदात् तद्धितप्रत्ययस्य योजनेन वैष्णव इति पदं सिद्ध्यति. शिव इति पदात् शैव इति पदं सिद्ध्यति. इत्युक्ते अत्र प्रकृतिः प्रातिपदिकमेव. धातु तदर्थमेव अस्माकं करपत्रे धातुभिन्नप्रकृतितः प्रत्ययस्य विधानं भवति इति लिखितम् अस्ति. इत्युक्ते धातुभिन्नप्रकृतिः का प्रकृतिः इति स्त्रीलिङ्गपदम्. अतः प्रकृतिः का इत्युक्ते अत्र प्रातिपदिकमेव. इत्युक्ते तथितान्तपदानां कृते अपि अनेन सूत्रेण प्रातिपदिकसंज्ञा दीयते. अपि च तृतीयः विषयः तु अस्माकं स्वविषयः एव समासप्रसङ्गः. समासानां विषये अपि समासानां कृते अपि अनेन सूत्रेण एव प्रातिपदिकसंज्ञा दीयते. उत्तमम्. अनन्तरम् अत्र गीताञ्जलिभगिनी, धन्यवादः. गीताञ्जलिभगिनी, अत्र सुपोधातुप्रातिपदिकयोः इति एकं सूत्रम् अस्ति, तत् सूत्रं किं वदति? श्रूयते वा भगिनि? श्रूयते. सुपो धातुप्रातिपदिकयोः इत्युक्ते द्वयोः सुप् सु धातु अपि च सुप् अवयवरूपेण कथं वदामः, द्वयोः द्वे भाग सन्ति सः, अपि च तत् सुप् इति प्रत्ययस्य लोपः भवति समासे. इत्युक्ते सुप् अन्ते अस्ति, सुप् इति प्रत्ययः अस्ति, तस्य लोपः भवति. प्रातिपदिक संज्ञा भूत्वा इत्युक्ते यत्र अत्र सूत्रं पश्यामश्चेत् सुपो इति सुपः इति पदं, तत्र सुपः लोपः भवति. अत्र यद्यपि सूत्रे लोपः इति पदं न दत्तम् अस्ति, लुक् इति पदं पूर्वस्मात् सूत्रात् अनुवृत्तिरूपेण आयाति, तत्र लुक् भवति, सुपः लुक् भवति. कुत्र? धातुप्रातिपदिकयोः. अत्र धातोः प्रसङ्गे अपि च प्रातिपदिकानां प्रसङ्गे अवयवरूपेण विद्यमानानां सुप्रत्ययानां लोपः भवति इति सूत्रं वदति. इत्युक्ते अत्र रामः इति पदं स्वीकृत्य परिशीलयामश्चेत् तत्र सुपः लोपः भवति वा अनेन सूत्रेण, सुपोधातुप्रातिपदिकयोः इति सूत्रेण रामः इति सुबन्तपदे सुपः लोपः भवति वा न वा? रामपुत्र अस्ति चेत् रामस्य तत्तु सुप् अन्ते अस्ति, तत्तु लुक् भवति. रामपुत्र एव आगच्छति. राम केवलं रामः इति पदं, रामः इति सुबन्तपदं स्वीकुर्मः चेत् तस्मिन् पदे सुपोधातुप्रातिपदिकयोः सूत्रस्य प्रसक्तिः अस्ति वा? रामः इति तु एकं पूर्णपदम् अस्ति चेत्, किन्तु यदि केवलपदम् अस्ति चेत् तत्तु सुप् अस्ति. किन्तु यदि वयं तस्य किञ्चित् अन्यकार्यं कुर्वन्ति, यथा समास परिवर्तनं करोति, तदनन्तरं इत्युक्ते आहत्य किम् अवगन्तव्यं? तत् रामः इत्यस्मिन् सुबन्तपदे अनेन सूत्रेण सुपोधातुप्रातिपदिकयोः इति सूत्रेण सुपः लोपः न भवति. किमर्थं, कारणं किम् इति पश्यामश्चेत् तत्र रामः इत्यस्मिन् रं धातुतः घञ् प्रत्ययस्य योजनेन राम इति प्रातिपदिकं सिद्ध्यति, किन्तु तत्र सुप्रत्ययः तत्र अवयवरूपेण नास्ति. इत्युक्ते रामः इत्यस्मिन् पदे तत्र प्रातिपदिकस्य अवयवभागः नास्ति इति कृत्वा तत्र सुबन्तपदे रामः इत्यस्मिन् पदे अस्य सूत्रस्य प्रसक्तिः नास्ति. अस्य अनेन सूत्रेण सुपः लोपः न भवति. किन्तु समस्तपदनिर्माणप्रसङ्गे यदा वयं द्वयोः पदयोः मेलनं कुर्मः, तादृशीं स्थित्यां अस्य सूत्रस्य प्रसक्तिः भवति. यथा भवत्या उक्तं रामपुत्रः इति पदमस्ति चेत्, यदि तत्र रामस्य पुत्रः इति विग्रहवाक्यम् उक्त्वा षष्ठीतत्पुरुषसमासं कुर्मः चेत् तत्र रामशब्दस्य अपि च पुत्रशब्दस्य द्वयोः पदयोः सुपः लोपः भवति. अनेन सूत्रेण इत्युक्ते आहत्य समस्तपदनिर्माणसमये तत्र समस्तपदप्रसङ्गे एव अस्य सूत्रस्य प्रसक्तिः अस्ति. उत्तमम्. अनन्तरम् अत्र अपि च वयं पूर्वमेव ज्ञातवन्तः सीतापतिः इति समस्तपदं स्वीकृत्य परिशीलयामश्चेत् सीता इति पदस्य प्रातिपदिकं सीता एव, पतिः इति पदस्य प्रातिपदिकं पति, तत्र विसर्गः नास्ति प्रातिपदिके. तत्र सीतापतिः इति समस्तपदस्य विग्रहवाक्यं सीतायाः पतिः इति वदामः, तदर्थमेव तत्र सीतायाः इति वदामश्चेत् तत्र षष्टिविभक्ति एकवचनप्रत्ययः नस् इति प्रत्ययः अस्ति. कथमस्ति तत् सः प्रत्ययः? तस्य प्रातिपदिकस्य अवयवरूपेण अस्ति, प्रातिपदिकस्य भागः अङ्गः अस्ति इति कृत्वा तत्र सीतायाः तत्र नस् प्रत्ययस्य लोपः भवति सुपोधातुप्रातिपदिकयोः इति सूत्रेण. तदनन्तरं पतिः इति पदस्य प्रातिपदिकं पति अस्ति, तत्रापि प्रथमाविभक्ति एकवचनप्रत्ययः सुप्रत्ययस्य लोपः भवति अनेन सूत्रेण. अत्र लुक् इति पदम् अस्ति. लुक् इत्युक्ते एकप्रकारकः लोपः इति वयं ज्ञातवन्तः. अत्र लोपसंज्ञासूत्रं दत्तमस्ति, अदर्शनं लोपः, लोपः नाम अदर्शनम् इति. अपि च तस्मिन् सन्दर्भे एव प्रत्ययस्य लुक् श्लूलुपः इति सूत्रमपि वयं गते सप्ताहे एव दृष्टवन्तः. इत्युक्ते तत्र लुक् इत्यनेन भिन्नकार्यं भवति, श्लू इत्यनेन भिन्नविभिन्नकार्यं भवति. एतत् सर्वं वयं गते सप्ताहे एव परिशीलितवन्तः. अद्य वयं नलोपः प्रातिपदिकान्तस्य इति सूत्रात् आरभ्य पठामः. अत्र सरला भगिनी किञ्चित् पठति वा? आं भगिनि. लोपः प्रातिपदिकान्तस्य प्रातिपदिकसंज्ञकपद्यस्य पदस्य अन्ते विद्यमानस्य लकारस्य लोपः न लुप्तषष्टि लुप्तषष्टिकं पदं लोपः प्रथमान्तं प्रातिपदिकं लुप्तषष्टिकं पदम् अन्तस्य षष्ट्यन्तम् अनेकपदमिदं सूत्रं पदस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं प्रातिपदकस्य पदस्य अन्तस्य नः लोपः. प्रातिपदिके यदि नकार अन्ते अस्ति तस् नकारस्य लोपः भवति इति सूत्रं वदति. सूत्रं न वदति कि समस्तपदे वा कुत्र अपि इति. अन्त्य यदि प्रातिपदके अन्ते नकारः अस्ति तस्य लोपः भवति. अनुवृत्तिसहितसूत्रं प्रातिपदकस्य उदाहरणमस्ति राजन् शबन् पदं पदस्य तस्य पद अस्ति संज्ञा अस्ति अन्तस्य अन्ते यत् अस्ति तस्य नः लोपः भवति, नकारस्य लोपः भवति. राजन् शब्द इत्यस्मिन् यदि वयं सुप्रत्यय योजयामः सुप् इति तत्र प्रातिपद सुयोजनेन प्रातिपदकस्य तस्य पदसंज्ञा आगच्छति. इदानीं नकार यत् अस्ति प्रातिपदकस्य प्रातिपदिकस्य अन्ते तस्य नकारस्य लोपः भूत्वा राजयोगसु इति अवशिष्यते. अन्यप्रक्रिया भवति तदर्थं प्रथमाविभक्त्याम् एकवचने राजा इति पदम् आगच्छति. अस्माकम् उदाहरणे यथा अस्ति राज्ञः पुत्र इति अस्ति, तत्र राज्ञः अस्ति राजन् योग नस् इति षष्ट्यां विभक्त्यां प्रत्यय अस्ति प्रातिपदिकं राजन् योगङ्गस् इति अस्ति. तत्र राजन् नकारस्य लोपः भवति, राज् इव शिष्यते तत्र. सो राज् इति भवति. सो इति सामान्य कोऽपि नकारान्त प्रातिपदिकम् अस्ति तस्य सुप्रत्ययोजनेन नकारस्य लोपः भवति. अन्य बहु प्रसिद्ध सामान्य पदमस्ति आत्मन् आत्मन् तस्यापि नकार अन्ते अस्ति, नकारस्य लोपः भूत्वा आत्मा प्रथमाविभक्त्याम् एकवचने आगच्छति. भगिनी कुतः पठति? अत्र करपत्रात् अधोभागे नवमबिन्दोः अनन्तरं तत्र कानिचन सूत्राणि दत्तानि. नलोपः प्रातिपदिकान्तस्य इति एकं सूत्रमस्ति नवमबिन्दोः अनन्तरम्. उदाहरणम् अनन्तरं वा? अत्र प्रत्ययस्य कृत् अधितसमासाश्च गते सप्ताहे वयं पठितवन्तः. तदनन्तरं नवमबिन्दुं प्राप्तुम् इदानीं रिफ्रेश् करणीयं वा करपत्रम्? नूतनकरपत्रं वा? न न भगिनि, तदेव करपत्रं. नवमबिन्दु उदाहरणम् अस्ति अनन्तरं वा? तस्य अनन्तरं सर्वे यत्र सर्वे सूत्राणि दत्तानि सन्ति तत्र अपि. नलोपः प्रातिपदिकान्तस्य इत्यस्मिन् सूत्रे निकषाद्वयमस्ति. निकषाद्वयम् इत्युक्ते यत् पदं प्रातिपदिकं भवेत् अपि च तस्य पदस्य पदसंज्ञा अपि भवेत्. इत्युक्ते यस्य पदस्य प्रातिपदिकसंज्ञा अस्ति अपि च यस्य पदस्य पदसंज्ञा अस्ति तादृशपदस्य अन्ते विद्यमानस्य नकारस्य लोपः इति विषयः. अत्र तदर्थमेव सरला भगिनी कानिचन उदाहरणानि दत्तवती. तत्र अहन् इति एकं पदमस्ति. अहन् इति नकारान्तपदं. तत्र यत्र कुत्रापि वयं नकारान्तप्रातिपदिकं प्रातिपदिकयुक्तं पदं स्वीकृत्य समस्तपदनिर्माणं कर्तुम् इच्छामः तस्मिन् सन्दर्भे अस्य सूत्रस्य प्रसक्तिः भवति एव. साधारणतया राजपुरुषः, तत्र राजशब्दः, तत्र राजपुरुषः इत्यस्मिन् प्रथमं पदं राजा. तत्र राजा इति पदं नकारान्तपदमस्ति. तदर्थं यत्र यत्र पदं पदस्य प्रातिपदिकसंज्ञा भवेत् अपि च पदसंज्ञा अपि भवेत् तस्यां स्थित्यां तस्य पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति. उदाहरणार्थं भगिनी कानिचन उदाहरणानि उक्तवती. अत्र राजन् इति एकं नकारान्तप्रातिपदिकं युक्तं पदमस्ति. आत्मन् तत्र प्रथमाविभक्त्यन्तं रूपम् आत्मा आत्मन्. तथा एव ब्रह्म इति पदं स्वीकुर्मः चेत् तत्रापि ब्रह्मन् इति प्रातिपदिकमस्ति. अनेन सूत्रेण तत्र नकारस्य लोपः भवति. अत्र अस्मिन् सूत्रे पदद्वयमस्ति, न केवलं पदद्वयम्, अनेकपदमिदं सूत्रम् इति उक्तमस्ति. अपि च न इति पदं लुप्तषष्टीकं पदम्, प्रातिपदिक इति पदमपि लुप्तषष्टीकं पदम् इत्युक्ते लुप्तविभक्तिकं पदम् इति अपि वक्तुं शक्नुमः. अस्मिन् सूत्रे पदद्वयं लुप्तविभक्तिकं पदम् इत्युक्ते तयोः पदयोः विभक्तिलोपः दृश्यते सूत्रे. तत्र नकारस्य लोपः भवति इति उक्तमस्ति. अपि च अत्र इतोपि किं वक्तुं शक्नुमः? नकारान्तपदानाम् अन्ते स्थितस्य नकारस्य लोपः भवति अनेन सूत्रेण. तत्र विद्याभगिन्या उक्तमस्ति, तत्र राजा इति पदनिर्माणसमये अस्य सूत्रस्य प्रसक्तिः न केवलं समस्तपदनिर्माणावसरे अपि च सुबन्तप्रकरणे अपि अस्य सूत्रस्य प्रसक्तिः अस्ति. सुबन्तप्रकरणे इत्युक्ते अस्य सूत्रस्य प्रसक्तिः व्याकरणलोके बहुत्र दृश्यते इति अस्माभिः ज्ञातव्यम्. अपि च राजा इत्यस्मिन् पदे राजा इति पदं कथं सिद्ध्यति सुबन्तपदं, वयम् अग्रे गत्वा सर्वाणि सूत्राणि परिशील्य तस्य पदनिर्माणं कर्तुं शक्नुमः. किन्तु किमर्थम् इत्युक्ते अधुना वयं राजा इति पदं कथं सिद्ध्यति इति वयं न अवगन्तुं शक्नुमः. किमर्थम् इत्युक्ते अस्माकं पार्श्वे सर्वाणि सूत्राणि न सन्ति, वयं न पठितवन्तः, सर्वेषां सूत्राणां पठनं न अभवत् एतावत्पर्यन्तं. तत्र विशिष्टानि सूत्राणि अपि तत्र कार्यं कुर्वन्ति. किन्तु इदं सूत्रं व्याकरणलोके बहुत्र दृश्यते. अनेन सूत्रेण प्रातिपदिकस्य पदस्य अन्त्यस्य नकारलोपः भवति इति उक्तमस्ति. उत्तमम्. अनन्तरम् अत्र भगिनि वदतु. अहं नावगतं न लुप्तषष्टिकं पदं किमर्थं पुनः वदतु भगिनि. अत्र अर्थं किं लुप्तषष्टिकम् इत्युक्ते षष्टिविभक्तेः लोपः दृश्यते सूत्रे. अत्र न इत्युक्ते नस्य लोपः इति स्वीकर्तव्यम्. न नकारस्य लोपः इति अवगन्तव्यं. किन्तु साधारणतया सूत्रेषु पाणिनिः लघुत्वम् इच्छति, तत्कारणतः अत्र न इति एव स्थापितवान्. न इति एकं पदमस्ति, प्रातिपदिक इति पदमस्ति, तत्र विभक्तेः लुप्तविभक्तिकं पदम् इति अपि वक्तुं शक्नुमः. नस्य लोपः प्रातिपदिकस्य पदस्य अन्तस्य नस्य इति अपि वक्तुं शक्यते लोपः. एतावत्पर्यन्तं वयं कृत्तद्धितसमासस्य इति सूत्रेण प्रातिपदिकसंज्ञा दीयते इति वयं पठितवन्तः. किन्तु प्रातिपदिकसंज्ञायाः प्रामुख्यं किम् अथवा प्रयोजनं किम् इति अपि, यदि किमर्थं प्रातिपदिकसंज्ञा दातव्यम् इति अपि अस्माभिः ज्ञातव्यं. तदर्थम् अत्र अग्रिमपरिच्छेदे तत् लिखितमस्ति, प्रातिपदिकसंज्ञायाः प्रयोजनम् इति लिखितमस्ति. बालसुब्रह्मण्यं महोदय, भवान् पठतु. समस्तपदस्य प्रातिपदिकसंज्ञायाः प्रयोजनं किम्? समस्तपदस्य प्रातिपदिकसंज्ञायाः प्रयोजनद्वयं वर्तते. प्रातिपदिकसंज्ञा अस्ति चेदेव सुपो धातुप्रातिपदिकयोः इति सूत्रेण समस्तपदस्य अवयवभूतानां सुप्रत्ययानां लुक् भवति. एतत् प्रातिपदिकसंज्ञायाः प्रथमं प्रयोजनं. द्वितीयप्रयोजनं, समस्तपदस्य प्रातिपदिकसंज्ञा अस्ति चेदेव सुप्रत्ययाः विधीयन्ते ज्ञाप्य प्रातिपदिकात् इति सूत्रेण. यदा सुप्रत्ययाः विधीयन्ते तदा एव पदत्वं सिद्ध्यति सुप्तिङन्तपदम् इति सूत्रेण. अपदं न प्रयुञ्जीत इति नियमात् लोके पदम् एव प्रयोक्तव्यम्. सो प्रयोजनं किम् इति प्रश्नः चेति, समस्तपदस्य प्रातिपदिकसंज्ञायाः द्वयः प्रयोजनं भवतः. प्रातिपदिकसंज्ञा अस्ति चेदेव एतं सूत्रं सुपोधातु प्रातिपदिक इति सूत्रस्य प्रसक्तिः अस्ति. आं महोदय, अपि च प्रातिपदिकसंज्ञाः एवं प्रथमं प्रयोजनम्. अपि च समस्तपदस्य प्रातिपदिकसंज्ञा अस्ति चेदेव सुप् अवयवरूपेण सुबद्धस्य लुक् भवति. सो एतयोः द्वयः अपि प्रातिपदिकस्य प्रयोजनं. अपदं न प्रयुञ्जीत इति सूत्रस्य प्रसक्तिः किम् इति अहं न जानामि. अत्र किञ्चित् वदामि महोदय. अत्र अपदं न प्रयुञ्जीत इत्युक्ते अपदं, तत्र नैतत्पुरुषसमासः अस्ति. यत् पदं नास्ति चेत् तस्य प्रयोगः न करणीयः. पदं नास्ति चेत् तस्य प्रयोगः न कर्तव्यः इत्युक्ते तत् किम् इत्युक्ते, पदं नास्ति चेत् पदम् इत्युक्ते किम् इत्यपि एकं संज्ञासूत्रमस्ति. पदं नाम किं साधारणतया वयं वदामः, पदं पदम् वदतु. अरुणा भगिनी वदतु. सुप्तिङ्गन्तं पदम् इति धातुतः तिङ् प्रत्यय वा धातुतः कृत् प्रत्ययः अस्ति एव पदं भवति. उत्तमम् उत्तमम्. इत्युक्ते अत्र पदं नाम किम् इति अत्र सुप्तिङ्गन्तं पदम् इति संज्ञासूत्रं वदति. यस्य पदस्य अन्ते सुप्रत्ययः वा अथवा तिङ्प्रत्ययः वा भवेदेव तदानीमेव तस्य पदसंज्ञा भवति. तदर्थमेव वयं रामः गच्छति इति एकं वाक्यमस्ति. तस्मिन् वाक्ये पदद्वयमस्ति, रामः गच्छति. रामः इति सुबन्तपदं, गच्छति इति तिङ्गन्तपदं. रामः इति पदस्य अन्ते सुप्रत्ययः अस्ति, गच्छति इत्यस्मिन् पदे तिङ्प्रत्ययः अस्ति. तद् इत्युक्ते यस्य पदसंज्ञा नास्ति तस्य प्रयोगः न करणीयः इति व्याकरणलोके एकं प्रसिद्धं वाक्यमस्ति. एतत्तु न तु वार्तिकं न तु सूत्रं, केवलम् एकं प्रसिद्धं वाक्यम् अथवा वयं सः एकः नियमः इति अपि वक्तुं शक्नुमः. लोके पदमेव प्रयोक्तव्यम् इति विषयः. अत्र सुप्तिङ्गन्तं पदम् इति वयं ज्ञातवन्तः. अधुना अस्मिन् सन्दर्भे इतोपि किञ्चित् अस्माभिः ज्ञातव्यं. तत् किं? साधारणतया धातुतः तिङ्प्रत्ययं योजयामः. धातुतः न कदापि सुप्रत्ययस्य योजनं भवति. अत्र प्रातिपदिकात् एव सुप्रत्ययाः विधीयन्ते. इत्युक्ते प्रातिपदिकात् सुप्रत्ययानां योजनम् अष्टाध्याय्याः चतुर्थाध्याये सुप्रत्ययाः विधीयन्ते. पञ्चमाध्याये अपि प्रातिपदिकात् प्रत्ययाः विधीयन्ते. सः मुख्यविषयः. इत्युक्ते अष्टाध्यायीं पश्यामश्चेत् तत्र चतुर्थाध्याये अपि च पञ्चमाध्याये प्रातिपदिकात् प्रत्ययाः विधीयन्ते. किन्तु तृतीयाध्याये धातोः इत्यस्य अधिकारः अस्ति इति कृत्वा तृतीयाध्याये ये ये प्रत्ययाः विधीयन्ते ते सर्वे धातुतः विधीयन्ते. किन्तु चतुर्थाध्याये पञ्चमाध्याये प्रातिपदिकात् प्रत्ययाः विधीयन्ते इति वयं जानीमः एव. अत्र प्रातिपदिकसंज्ञायाः प्रयोजनम् उक्तम् अस्ति. एकं प्रयोजनम् अस्ति सुपोधातुप्रातिपदिकयोः इति सूत्रेण समस्तपदस्य अवयवरूपेण स्थितानां सुप्रत्ययानां लुक् भवति इति प्रथमं प्रयोजनं. द्वितीयं प्रयोजनं पुनः एकवारं सम्पूर्णशब्दस्वरूपस्य प्रातिपदिकसंज्ञा अस्ति चेदेव समस्तपदनिर्माणस्य अन्तिमभागे तदा पुनः एकवारं वयं सुप्रत्ययान् योजयामः. कथम् इत्युक्ते तत्र सीतापति इति प्रातिपदिकं सिद्ध्यति, तदनन्तरं पुनः वयं सुप्रत्ययान् योजयामः. तदानीमेव तत् पदं भवति, अपि च तस्य प्रयोगं कर्तुं शक्नुमः, अपि च तस्य रूपाणि भिन्नभिन्नविभक्तिषु तस्य रूपाणि निर्मातुं शक्नुमः. इत्युक्ते अन्तिमदशायां समस्तपदनिर्माणावसरे अन्तिमदशायां पुनः सम्पूर्णसमस्तपदस्य प्रातिपदिकसंज्ञा नास्ति चेत् वयं सुप्रत्ययान् योजयितुं न शक्नुमः. तदेव द्वितीयं प्रयोजनम्. अत्र एकं सूत्रमस्ति ञाप्रातिपदिकात् इति एकं सूत्रमस्ति. अत्र तत् सूत्रं किञ्चित् वदामि तस्मिन् विषये. तत्र ञाप्रातिपदिकात् इत्यस्मिन् सूत्रे कवर्गीय अन्तिमव्यञ्जनं ञकारः ञी अस्ति, ञी अस्ति, आप् अस्ति, अनन्तरं प्रातिपदिकात् इति पदम्. इत्युक्ते आहत्य त्रीणि तत्र त्रीणि पदानि इति वक्तुं न शक्यते. तत्र साधारणतया नीप्, नीश्, नीन् एते त्रयः स्त्रीप्रत्ययाः सन्ति. एतेषां त्रयाणां स्त्रीप्रत्ययानां योजनेन साधारणतया ईकारान्तस्त्रीलिङ्गपदं सिद्ध्यति. कथं? गौरी, नदी एतादृशानि पदानि नीप्, नीन्, नीश् एतादृशप्रत्ययानां योजनेन स्त्रीलिङ्गपदानि सिद्ध्यन्ति. अपि च आप् इति एकः प्रत्ययः अस्ति. तत्र टाप्, डाप्, चाप् इति एते त्रयः प्रत्ययाः सन्ति. येषाम् एतेषां त्रयाणां स्त्रीप्रत्ययानां योजनेन साधारणतया आकारान्तस्त्रीलिङ्गपदानि सिद्ध्यन्ति इति विषयः. अपि च प्रातिपदिकात् इति तत्र अनेन सूत्रेण एव ज्ञाप्रातिपदिकात् इति सूत्रेण एव सुपः विधानं भवति. सुपः विधानं भवति इत्युक्ते सर्वे दीर्घ आकारान्तपदानाम् अन्ते टाप् वा डाप् वा चाप् वा एतेषु त्रिषु प्रत्ययेषु अन्यतमप्रत्ययः अस्ति एव. अपि च अस्मिन् सूत्रे एव प्रातिपदिकात् इति एकं पदमस्ति. तस्य प्रामुख्यं किम् इत्युक्ते यस्य पदस्य यस्य शब्दस्य प्रातिपदिकसंज्ञा अस्ति तस्मात् अनन्तरं अस्मिन् एतत् सूत्रम् अधिकारसूत्रम् अस्मिन् अस्य सूत्रस्य अधिकारे ये ये प्रत्ययाः सन्ति ते सर्वे प्रत्ययाः विधीयन्ते अत्र चतुर्थाध्याये अपि च पञ्चमाध्याये इति अवगन्तव्यम् अस्माभिः. अपि च अत्र किमस्ति आहत्य प्रातिपदिकसंज्ञायाः प्रयोजनद्वयम् उक्तम् अस्मिन् अत्र अत्र इतोपि सुप्तिङ्गन्तं पदम् इति एकं संज्ञासूत्रं संज्ञासूत्रम् इति वयं जानीमः एव. संज्ञासूत्रम् इत्युक्ते केवलं नामकरणम् इत्युक्ते एका संज्ञा. तत्र पूर्वमेव वयं दृष्टवन्तः तत्र इत् संज्ञाप्रकरणम् इति एकं प्रकरणमस्ति. तथा एव इदं तु पदसंज्ञा. अनेन सूत्रेण पदसंज्ञा दीयते. अपि च एका अन्या संज्ञा अस्ति भसंज्ञा. अपि च लोपसंज्ञा अदर्शनं लोपः तदपि संज्ञासूत्रमेव. तत्र लोपसंज्ञा दीयते इत्युक्ते व्याकरणे बहवः बह्व्यः इति वक्तव्यं बह्व्यः संज्ञाः सन्ति. अत्र संज्ञा इति वयं जानीमः एव. अग्रे अत्र शर्मिला भगिनी भवती पठतु सुप्तिङ्गन्तं पदम्. सुप्तिङ्गन्तं पदं सुबन्तानां तिङन्तानां च पदसंज्ञा भवति. तर्हि यस्य पदस्य अन्ते सुप्रत्ययः अस्ति तत् सुबन्तम्. यस्य पदस्य अन्ते तिङ् प्रत्ययः अस्ति तत् तिङन्तम्. एकविंशति सुप्रत्ययाः सन्ति, अष्टादश तिङ् प्रत्ययाः सन्ति. अत्र सुबन्तं च तिङन्तं पदस्य व्याख्या दीयते. धातुतः तिङ् प्रत्ययः प्रयोजनेन अष्टादश तिङ् प्रत्ययाः सन्ति प्रयोजनेन तिङन्तं पदं निष्पन्नं भवति. प्रातिपदिकात् एकविंशति सुप्रत्ययाः प्रयोजनेन सुबन्तपदं निष्पन्नं भवति. एकम् उदाहरणं स्वीकृत्य किञ्चित् विवृणोतु. अत्र पदसंज्ञानां पदसंज्ञा सूत्रमस्ति सुप्तिङ्गन्तं पदम्. अत्र एकम् उदाहरणं स्वीकृत्य वदतु कथम् इत्युक्ते रामः पठति इति वाक्ये रामः अपि च पठति इति पदद्वयम् अस्ति. किञ्चित् विवृणोतु तत्र. अत्र पठति इति औपदेशिकधातुः अस्ति. तत्र इति तिङन्तं प्रत्ययेन विकरणप्रत्यय पठ योग अयोग ति इत्यनेन पठति इति पदं भवति. रामः अपि प्रातिपदिकं राम अस्ति. तत्र सुप्रत्ययस्य प्रयोजनेन रामः इति सुबन्तं पदं निष्पन्नं भवति. उत्तमम्. इत्युक्ते अत्र पठति इत्यस्मिन् पदे पठ् इति धातुः अस्ति, किन्तु धातुः भुवादिगणे अस्ति इति कृत्वा तत्र शप् इति विकरणप्रत्ययः मध्ये आयाति. शप् इत्यस्मात् केवलम् अकारः एव अवशिष्यते. शकारस्य अपि च पकारस्य शकारपकारयोः अनुबन्धलोपानन्तरं केवलं तत्र अकारः एव तिष्ठति. तदनन्तरं तिप् इति प्रत्ययं योजयामः. कोऽपि स्मारयति वा अष्टादश तिङ्प्रत्ययाः के? कोऽपि स्मारयति वा? ये ये व्याकरणवर्गं गच्छन्ति ते सर्वे जानन्ति. परस्मैपदि प्रत्ययः सति तिप्तस्थि सिप्तस्थ भस्मस् आत्मनेपदि भवति त आतां च था आथां त्वं ईड् ईड् वहिं महिं. उत्तमम् उत्तमं भगिनि. इत्युक्ते परस्मैपदीनां कृते नव तिङ्प्रत्ययाः सन्ति, आत्मनेपदीनां कृते नव तिङ्प्रत्ययाः सन्ति. आहत्य अष्टादश तिङ्प्रत्ययानां योजनेन वयं तत्र तिङन्तपदं साधयामः. पठति इत्यस्मिन् पदे पदस्य अन्ते तिप् इति प्रथमपुरुष एकवचनप्रत्ययः अस्ति. तिप् इत्यस्मात् पुनः तत्र पकारस्य लोपः भवति हलन्त्यम् इत्यनेन, केवलं तत्र ति एव तिष्ठति. तथा वयं तिप् इति तिङ्प्रत्ययस्य योजनेन तिङन्तपदं तत्र साधयामः. तथा एव रामः इत्यस्मिन् पदे अन्ते प्रथमाविभक्ति एकवचनप्रत्ययः सुप्रत्ययः अस्ति इति अत्र सुप्तिङ्गन्तं पदं पदं नाम किम् इत्युक्ते यस्य पदस्य अन्ते तिङ्प्रत्ययः वा सुप्रत्ययः वा अस्ति चेदेव तस्य प्रयोगं कर्तुं शक्नुमः. किमर्थम् इत्युक्ते अपदं न प्रयुञ्जिता इति सूत्रमस्ति इति कारण इति नियमः अस्ति इति कारणतः. अधुना अत्र अग्रे अपि पठतु भगिनि. तिङ्पदं धातुभ्यः तिङ्प्रत्ययानां योजनेन तिङन्तपदं नाम क्रियापदं निष्पन्नम्. सुप्रत्ययाः सङ्ख्यया एकविंशतिः ते च एते. स्वौ जस्मौ छष्टाभ्यां भीस्नेभ्यां भ्य स्नासीभ्यां भ्यं भ्यस्ं सोसां म्यूं सु. तत्र भगिनी अत्र कथं पठेम इत्युक्ते तत्र वयं विभजनं कृत्वा पठामश्चेत् इतोपि सुलभः भवति. तथा सु औजस् अम् औट् ष्यस् ताभ्यां भिस् नेभ्यां भ्यस् नशीभ्यां भ्यस् नस् ओस् आं नी ओस् सुप् एतादृशरीत्या वयं किञ्चित् तस्य विभजनं कृत्वा पठामश्चेत् इतोपि अस्माकं कृते सुलभः भवति. किन्तु अत्र सूत्रे बहुत्र सन्धिकार्याणि भवन्ति इति कृत्वा सूत्रं किञ्चित् क्लिष्टकरमेव. अधुना सानुबन्धप्रत्ययान् पठतु. सानुबन्धाः प्रत्सु प्रत्ययाः प्रथमा विभक्ति अत्र तालिका दीयते एकवचनं द्विवचनं बहुवचनं. सु औचस् द्वितीया विभक्तौ. अम् औक्षस् तृतीया विभक्ति ताभ्यां भ्यस्. चतुर्थी विभक्ति येभ्यां भ्यस्. पञ्चमी सीभ्यां भ्यस्. षष्ठी नस् ओस् आम्. सप्तमी नी ओस् सुप्. उत्तमम्. इत्युक्ते अत्र सुबन्तपदे सुबन्तपदस्य अन्ते एत सुप् प्रत्ययाः विधीयन्ते अत्र. किन्तु एते सर्वे सानुबन्धसुप्रत्ययाः. सानुबन्ध इत्युक्ते अनुबन्धसहिताः. अनुबन्धः इत्युक्ते अत्र अनुबन्धरूपेण एतेषां प्रत्ययानाम् अन्ते, न तु सर्वेषाम् अन्ते न सन्ति, किन्तु केषाञ्चन सुप्रत्ययानाम् अन्ते इत् संज्ञकवर्णाः सन्ति तत्र. धन्यवादः भगिनी. अनन्तरम् अत्र अरविन्द महोदय भवान् पठतु अग्रे निरनुबन्ध सुप्रत्ययान् कथं साधयामः. नमस्ते. प्रथमतया पठतु, तदनन्तरं सानुबन्धप्रत्ययेभ्यः निरनुबन्धानां कथं साधयामः इति पश्यामः. वदतु. सुप्रत्ययः सु औजस् आम् औट्सस् थाभ्यां ब्यस् ङेभ्यां ब्यस् नसिभ्यां ब्यस् नस् ओस् आम् ङी ओस् सुप् ये सानुबन्धप्रत्ययाः निरनुबन्धप्रत्ययाः स् औ अस् अम् औ अस् आ भ्या भ्यस् ए भ्या भ्यस् अस् भ्यां भ्यस् अस् ओस् आम् इ ओस् सु प्रथमविभक्ति सु औजस् अनु निरनुबन्धात् सु स् औ अस् अत्र प्रथमाविभक्ति एकवचने एव निरनुबन्धं भवति अन्तिम उकारस्य लोपः भवति उपदेशः च अनुनासिक इति सूत्रेण अन्तिम उकारस्य लोपः भवति कोऽपि वदति वा नो चेत् भवानेव वदतु उपदेशे जनुनासिक इति सूत्रं किं वदति कीदृशं सूत्रम् एतत् विधिसूत्रम् अहं चिन्तयामि उपदेशावस्थायां महोदय अहं चिन्तयामि उपदेशे जनुनासिक इति संज्ञासूत्रम् अनेन सूत्रेण इत् संज्ञा दीयते इत्युक्ते अत्र उपदेशे जनुनासिक इति सूत्रं पश्यामश्चेत् यदा वयम् इत् संज्ञाप्रकरणं पठामश्चेत् तत्र उपदेशावस्थायाम् एतत् सूत्रं धातुषु अपि कार्यं करोति प्रत्ययेषु अपि कार्यं करोति इत्युक्ते धातूनां प्रसङ्गे अपि अस्य प्रसक्तिः अस्ति प्रत्ययानां प्रसङ्गे अपि अस्य प्रसक्तिः अस्ति एतत् सूत्रं संज्ञासूत्रम् इत्युक्ते अनेन सूत्रेण इत् संज्ञा दीयते तत्र सूत्रं किं वदति इत्युक्ते उपदेशावस्थायाम् अनुनासिक अच् वर्णः इत् संज्ञकवर्णः भवेत् इति वदति अधुना वदतु अस्य कार्यं कथं भवति प्रथमपुरुष एकवचनप्रत्ययस्य प्रसङ्गे प्रथमपुरुष एकवचनं प्रत्ययः अस्ति सु तस्य अन्तिमवर्णः अच् वर्ण ऊकार दृश्यते तत् उपदेशे अचानुनासिक इत् इति सूत्रेण अन्तिम उकारस्य इत् संज्ञा भूत्वा तस्य लोपः इति विधिसूत्रात् उकारस्य लोपो भूत्वा स् एव अवशिष्यते उत्तमम् इत्युक्ते तत्र स् इति वदामश्चेत् किञ्चित् काठिन्यमस्ति तदर्थं सकारः उत्तमम् सकारः इति वदामश्चेत् इतोपि सुलभः अत्र उपदेशे जनुनासिक इत् बहवः जनाः उपदेशे अजनुनासिक इत् इति वदन्ति न तथा न वक्तव्यं कथम् इत्युक्ते तत्र सन्धिकार्यं भवति पूर्वरूपसन्धिः भवति इति कृत्वा तत्र अवग्रहचिह्नम् अस्ति तदर्थं केवलम् उपदेशे जनुनासिक इत् इति वक्तव्यं किन्तु पदविच्छेदं कृत्वा वदामश्चेत् उपदेशे अच् अनुनासिक एतादृशरीत्या वक्तुं शक्यते किन्तु सूत्रं पठामश्चेत् अजनुनासिक इति न वदामः तत्र न वक्तव्यं भवान् सम्यक् रीत्या एव उक्तवान् अत्र एतत् सूत्रं तु संज्ञासूत्रम् अनेन सूत्रेण इत् संज्ञकवर्णः विधीयते इत् संज्ञकवर्णः भवति अपि च अत्र किं वक्तव्यम् इत्युक्ते अनुनासिक उकारः इति वक्तव्यम् इत्युक्ते सु इत्यस्मिन् यः उकारः अस्ति सः उकारः अनुनासिक उकारः सः अनुनासिक उकारस्य तस्य अनुनासिक उकारस्य इत् संज्ञा भवति अनेन सूत्रेण तदनन्तरं तस्य लोपः इति विधिसूत्रमस्ति तेन सूत्रेण कार्यं भवति कार्यं किमित्युक्ते इत् संज्ञकवर्णस्य अनुनासिक इत् संज्ञकवर्णस्य लोपः इति अग्रिमं करोतु भगिनी पुष्पा भगिनी विष्णु इति क्रियते न परन्तु तत्र अनुनासिक न दृश्यते अत्र यदि वयम् इतिसंज्ञाप्रकरणं वयं व्याकरणकक्षायां पठितवन्तः, तत्र उपदेशावस्थायां अयं तु अत्र तु प्रत्ययः अस्ति, सु इति एकः प्रत्ययः, सुप्रत्ययः प्रत्ययानां प्रसङ्गे अस्य सूत्रस्य प्रसक्तिः अस्ति, अपि च धातूनां प्रसङ्गे अपि अस्य प्रसक्तिः अस्ति. किन्तु यद्यपि अत्र अनुनासिकचिह्नं न दृश्यते, किन्तु अनुनासिक उकारस्य लोपः एव अनेन सूत्रेण भवति इति उपदेशेजनुनासिक इति सूत्रं वदति. यद्यपि अत्र चन्द्रबिन्दु अत्र अनुनासिकचिह्नं न दृश्यते, किन्तु अनुनासिक अचुवर्णस्य लोपः एव अत्र क्रियते, किन्तु विधिसूत्रं तु तस्य लोपः. द्वितीयं तत्र प्रथमाविभक्ति द्विवचनप्रत्ययस्य प्रसङ्गे वद किं वक्तव्यं, पठतु महोदय. द्वितीय प्रथमाविभक्ति द्वितीय औकारः निरनुबन्ध एव, तस्मात् कोऽपि न लोपो न भवति. उत्तम, तत्र किमपि कार्यं नास्ति, कार्यं नास्ति. बहुवचने अस्ति जस्, तत्र आदौ जकार इत् भूत्वा चुटु इति सूत्रेण जकारस्य इत् अभ्या भूत्वा, तदनन्तरं तस्य लोप इति सूत्रेण जकारस्य लोपो भूत्वा अस् एव अवशिष्यते. उत्तमं. चुटु इत्यस्य प्रसङ्गे किञ्चित् वदति वा, चुटु इति सूत्रस्य प्रसङ्गे. चुटु द्वे वर्गनं चकारस्य चकार चकारादि पञ्चम च छ झ टु तकारवर्ग टठ ढन एते दशम वर्णानां समाहारः चुटु इति सूत्रेण निर्दिश्यते. उत्तमम्. अत्र सुमन् भगिनी इतोपि किञ्चित् स्पष्टतया चुटु इति सूत्रस्य प्रसङ्गे भवती यद् जानाति तद् वदतु सुमन् भगिनी. अस्ति वा सुमन् भगिनी? न श्रूयते. अस्तु, अधुना उषा भगिनी वदतु. चु टु द्विवचनं भवेत्, लैक् शिशुः शिशु, जस्ट् लैक् देट् चु अण्ड् टु चुटु. The sutra is given like that, but उत्तमम्. इत्युक्ते आहत्य चुटु इति सूत्रं, तत्र चुटु इति पदं तत्र द्विवचनरूपं, तत्र चु इत्युक्ते चवर्गीयव्यञ्जनानि इति अर्थः, टु इत्युक्ते टवर्गीयव्यञ्जनानि. यथा महोदयेन उक्तं च छ झ इणि टठ ढढण, तत्र चु इत्युक्ते चवर्गीयव्यञ्जनानि, टु इत्युक्ते टवर्गीयव्यञ्जनानि. किन्तु अत्र पदं द्विवचने अस्ति, यथा भवत्या उक्तं शिशुशब्दस्य वा गुरुशब्दस्य वा द्विवचनरूपं स्वीकुर्मः चेत् कथं भवति, गुरुः गुरवः. अत्र तु तत्र वर्गद्वयं, चवर्गीयव्यञ्जनानि टवर्गीयव्यञ्जनानि इत्युक्ते वर्गद्वयम् अस्ति इति कृत्वा अत्र पदं द्विवचने दत्तमस्ति. तत्र चवर्गीयवर्णाः अपि च टवर्गीयवर्णाः इत्संज्ञकवर्णाः भवन्ति अनेन सूत्रेण, अपि च तस्य लोपः इत्यनेन तेषाम् इत्संज्ञकवर्णानां लोपः भवति. अत्र तु यथा महोदयेन उक्तं जस् इति प्रथमाविभक्ति बहुवचनप्रत्ययः अस्ति, तत्र जकारः चवर्गीयव्यञ्जनम् इति कृत्वा उत्तमं भगिनि, प्रत्ययस्य आदौ अपि भवेत्. उपदेश केवलं प्रत्ययप्रति तस्य प्रसक्तिः भवति यथा उपदेशे जुनासिक धातु प्रत्ययद्वयो प्रति प्रसक्तिः अस्ति चुट्टु तस्य केवलं प्रत्ययप्रति प्रसक्तिः भवति. उत्तमम् उत्तमं भगिनि. इत्युक्ते अत्र प्रत्ययस्य आदौ आदौ अस्ति चेदेव अस्य वर्णस्य तत्र जकारस्य इति संज्ञा भवति. तदनन्तरं तस्य लोपः इति सूत्रेण जकारस्य लोपः भूत्वा केवलम् अस्य एव निरनुबन्धरूपम्. अनन्तरम् अत्र उषा भगिनी भवती वदतु द्वितीया. धन्यवादः महोदय. द्वितीयाविभक्ति प्रसङ्गे त्रीणि द्वितीया विभक्ति एकवचनं अम् द्विवचनं औ एण्ड् बहुवचनम् अस्. अम् इति प्रत्यये मकारस्य ऐम् जस्ट् रीडिङ्ग् देट् रैट् नौ. मकारस्य इत् संज्ञा भवति हलन्त्यं हलन्त्यम् इत्यनेन इट् कुड् बि बट् देन् न विभक्तौ तु स्माः इति भगिनी अत्र पश्यतु भगिनि भ्रमः मास्तु. अत्र अहं किं पृष्टवती द्वितीया विभक्ति एकवचनप्रत्ययः अम् प्रत्ययः. यदि भवती कोष्टकं पश्यतु कोष्टकं पश्यति चेत् तत्र किमपि अत्र तयोर्मध्ये भेदः नास्ति यथावत् तत्र दत्तमस्ति. अम् अम् एव लिखितमस्ति इत्युक्ते तत्र किमपि कार्यं नास्ति. जया किमपि कार्यं नास्ति भगिनि बट् देन् बिकास् ऐ वास् जस्ट् रीडिङ्ग् देट् भगिनि. ओ भवती इन् द फोर्थ् पठन्ति अस्ति वा? किञ्चित् रूपसाधनार्थं किञ्चित् वदतु. अम् इत्यस्मिन् प्रसङ्गे किमपि न भवति. औट् औट् प्रसङ्गे देर् द टकारा टकारा इस् लैक् फर् टु फर् औ how and out together it's there and takarash is halantyam. yeah that should go away. And shas the shakara goes away. Amout shas the shakara goes away. कथम् अत्र भवती उक्तवती एव औट् इत्यस्मिन् अन्ते टकारः अस्ति. टकारः हलन्त्यं हलन्त्यं हलन्त्यम् इति सूत्रेण तस्य इति संज्ञा भवति. हलन्त्यं सूत्रं किं वदति? उपदेशावस्थायाम् अन्ते यः हल् वर्णः अस्ति तस्य हल् वर्णस्य इति संज्ञा भवति. इत्युक्ते अत्र उपदेशावस्थायाम् अस्ति औट् इत्युक्ते मूलस्थित्याम् अस्ति अत्र औट् इति. अपि च अन्ते हल् वर्णः अस्ति सः टकारः अन्तिमहल् वर्णः अस्ति इति कृत्वा तत्र हलन्त्यम् इति सूत्रेण तस्य इति संज्ञा भवति. हलन्त्यं सूत्रमपि संज्ञासूत्रमेव. अनेन सूत्रेण इति संज्ञा विधीयते इति संज्ञा भवति. अतः अत्र औट् इत्यस्मात् टकारस्य लोपं कृत्वा औ इति एव तत्र तिष्ठति. बहुवचनप्रत्यये किं भवति किं कार्यं भवति? शस् इति प्रत्यये दट् अनुबन्धलोप आफ्टर् अनुबन्धलोप देन् इट् बिकम्स् अस् द शकार गोसवे बै लशक् वदतिते लशक् वदतिते लशकु अदत्तिते. किञ्चित् वदतु. ल श if it is not a tadita pratyaya then for those pratyayas the shakara will go away. Ichukte atadhite iti likhitam asti. Atadhite ichukte na tadhita atatra api naitat purusha samasah asti. Atadhita pratyay pare tatra upadesha avasthayam tatra pratyayasya adau lakarah va शकारः वा अथवा कु कु इति उक्तमस्ति. यथा वयं पूर्वमेव दृष्टवन्तः छुटु इत्यस्मिन् चवर्गीयव्यञ्जनानि टवर्गीयव्यञ्जनानि इति वयम् अवगतवन्तः. अत्रापि कु इत्युक्ते सर्वाणि कवर्गीयव्यञ्जनानि इत्युक्ते सर्वेषां कवर्गीयव्यञ्जनानां ग्रहणम् अत्र भवति. इत्युक्ते उपदेशावस्थायां प्रत्ययस्य आदौ लकारः शकारः अथवा कवर्गीयव्यञ्जनानि सन्ति चेत् तदा तेषाम् इति संज्ञा भवति. तदनन्तरं पुनः तस्य लोपः इत्यनेन तेषां लोपः भवति. तदर्थमेव अत्र शस् इत्यस्मात् अस् आगतम्. अग्रे पठतु. तृतीया विभक्ति टा भ्यां भिस् ठा इति इट्स् लैक् आदर् नी डुडवः इट् इस् टकारा इस् इन् द बिगिनिङ्ग् सो टा न भगिनि न न अत्र तथा नास्ति. टा इति प्रत्ययस्य प्रसङ्ग् पुष्पा भगिनी किञ्चित् वदतु. अत्र चुटु ओ चुटु चुटु ओ सारी सार् चुटु या वदतु भगिनि चुटु या या चुटु इति सूत्रेण आदर् लैक् प्रत्ययस्य आदिः इफ् इट् इस् चकार च वर्ग टा वर्ग दट् छा वर्ग टा अण्ड् टा वर्ग विल् गो अवे विल् गेट् ड्रा विल् गेट् लोपः तस्य लोपः सो टा टा दट् प्रत्यय बिगिन्स् वित् द टकार सो दट् गोस् अवे अण्ड् भ्याम् अत्र आहत्य सानुबन्धरूपं सानुबन्धरूपं टा अस्ति. तत्र अनुबन्धवर्णः टकारः टकारः टवर्गीयव्यञ्जनं टवर्गीयव्यञ्जनम् आदौ अस्ति इति कृत्वा चुटु इति सूत्रेण तस्य इति संज्ञा भवति तस्य लोपः अपि भवति. तदर्थमेव टा इत्यस्मिन् स्थाने आ इति आगतम् आ इति निरनुबन्धरूपम्. अग्रे पठतु. They remain the same. तत्र किमपि कार्यं नास्ति. अग्रे ङे भ्यां बिस् ङे आदिः सो दिस् इस् ककारः न लाशाकु लकु का वर्ग आदिः यस्य प्रत्ययस्य का वर्ग अण्ड् लाशाकु आदिप्रत्यय आदिः इत्युक्ते देन् दट् तस्य प्रत्ययलोपः भवति. सो तस्य वर्णः लोपः भवति. सो ङे इत्युक्ते ङकारः पञ्चम ककारवर्णः चेत् लशकु आदत्तिते इति सूत्रेण तस्य वर्णलोपः भवति. उत्तमम्. इत्युक्ते अत्र प्रत्ययस्य सानुबन्धप्रत्ययः ञे अस्ति. ञे इत्युक्ते तत्र कवर्गीय अन्तिमव्यञ्जनम् अत्र उच्चारणीयं कख गघ इति वदामः. कवर्गीय अन्तिमव्यञ्जनम् एव अत्र उच्चारणीयं. ञे इति चवर्गीय चतुर्थी विभक्ति एकवचनप्रत्ययः अस्ति. तत्र यथा भवत्या उक्तं लशक्वतधिते तत्र लकारः शकारः कवर्गीयव्यञ्जनम् अस्ति चेत् तस्य संज्ञा भवति लशक्वतधिते अतधिते. अत्र प्रत्ययः तु तदितिप्रत्ययः नास्ति, सुप्रत्ययः अस्ति इति कृत्वा तस्य सूत्रस्य प्रसक्तिः अपि च प्राप्तिः अस्ति इति कृत्वा लशक्वतधिते इति सूत्रेण ञकारस्य इति संज्ञा भवति. तदनन्तरं तस्य लोपः भूत्वा ये इति रूपं ये इति निरनुबन्धप्रत्ययः सिद्ध्यति. अग्रे पञ्चमी विभक्तौ ङसि भ्यां व्यस् इति स्थिते एकवचनं प्रत्यये ङसि इत्युक्ते ङकार पञ्चमवर्ण आफ् द कूवर् आफ् द का वर्ग लशक् वदतिते इति सूत्रेण ङ वर्ण लोपः भवति तस्य लोपः भवति. सो अस् एव स्थितः. अत्र पश्यतु भगिनि, अत्र कोष्टके किं दत्तमस्ति? पञ्चमी विभक्ति एकवचनप्रत्ययः अस् एव. इत्युक्ते अत्र कार्यद्वयम् अस्ति, न केवलं ञकारस्य इति संज्ञा भवति अपि च इकारस्य इति संज्ञा अपि भवति. इकारस्य इति संज्ञा केन भवति? अच् उपदेशे अच् अनुनासिक इत्. उत्तमम्. अत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति, न केवलं लशक् पतद्धिते उपदेशे जनुनासिक इत् इत्यस्य प्रसक्तिः अपि अस्ति प्रथमसूत्रेण ञकारलोपः उपदेशे जनुनासिक इत् इत्यनेन अनुनासिक इकारस्य लोपः भूत्वा अस्येव अवशिष्यते इत्युक्ते तस्य लोपः इति विधिसूत्रस्य प्रसक्ति कार्यमपि अस्ति. अपि च पञ्चमी विभक्ति द्विवचनप्रत्यये बहुवचनप्रत्यये किमपि तत्र परिवर्तनं नास्ति, यथावत् तौ द्वौ यथावत् स्तः. धन्यवादः भगिनी. अनन्तरं विनयमहोदय, भवान् वक्तुं शक्नोति वा? भगिनि, षष्टिविभक्ति, षष्टिविभक्ति अतः षष्ठिविभक्तिः अहम् किञ्चित् विभाजनं करोमि. नङ् स नङ् योग अ योग स हलन्त, अतः नङ् कख गख ङ लशक् लशकु अतद्धितेः आधारेण इत्संज्ञा भवति, अस् अवशिष्यते. उत्तमम्. अग्रे द्विवचने बहुवचने? द्विवचने परिवर्तनं नास्ति. ओ ओ ओ ओ तर्हि अहं द्वितीय पृष्ठमपि पृष्ठमपि पश्यामि दशक्लिश. परन्तु इत्युक्ते महोदय अत्र अत्र पश्यतु, अत्र कोष्टकं दत्तमस्ति. कोष्टकं पश्यति चेत् तत्र षष्टिविभक्तिद्विवचनप्रत्ययस्य प्रत्ययः बहुवचनप्रत्ययः तत्र निरनबन्धरूपं यथावत् तत्र दत्तमस्ति. इत्युक्ते तत्र किमपि कार्यं न दृश्यते, तत्र किमपि न अभवत्. तत्र अहं पश्यामि द्वितीयपृष्ठम्. अतः षष्ठी अस् ओस् आम्, अतः कोऽपि तिष्ठति वा षष्ठी अस् अहं अवदत्, परन्तु ओस् आम् कोऽपि परिवर्तनं नास्ति. नास्ति द्वितीयवचन बहुवचन कोऽपि परिवर्तनं नास्ति. उत्तमं महोदय. एतावता षष्टिविभक्त्यां केवलम् एकवचनप्रत्ययस्य प्रसङ्गे एव किञ्चित् परिवर्तनम् अस्ति. तत्र लशक्वतधिते इत्यनेन ञकारस्य लोपः अभवत्, किन्तु अन्यत्र अत्र द्विवचनप्रसङ्गे बहुवचने किमपि कार्यं नास्ति. आहत्य सप्तमी विभक्त्यां किं भवति? सप्तमी विभक्ति सप्तमी विभक्तिः इ अनुबन्धरहित इ अवशिष्यते, परन्तु अनुबन्धः अनुबन्धः अनुबन्धः अत्र कीदृशं कार्यम् अभवत्? अनुनासिक अनुनासिक उपदेशे अनुनासिक सूत्र अस्ति. पुष्पा भगिनी किञ्चित् शृणोतु, तदनन्तरं वदतु. वदतु महोदय. परन्तु उपदेशे अनुनासिक सूत्राधारेण अहं चिन्तयामि इ योग महोदय, अत्र किञ्चित् इतोपि किञ्चित् परिशीलनं कुर्मः चेत् पश्यतु, अत्र निरनुबन्धरूपं केवलम् ई दत्तम् अस्ति, किन्तु सानुबन्धरूपं ञी अस्ति. इत्युक्ते तत्र कीदृशपरिवर्तनम् अभवत् इति पश्यामश्चेत्, तत्र ञकारलोपः एव अभवत्, इकारः ह्रस्व इकारः यथावत् तिष्ठति, अत्र कवर्गीय अन्तिमव्यञ्जनं व्यञ्जनस्य लोपः अभवत्. इत्युक्ते लषक्वतधिते इति सूत्रेण ञकारस्य लोपः भवति, अत्र उपदेशे जनुनासिक इत् तस्य प्रसक्तिः नास्ति. परन्तु लषक् तद्धिते आदौ प्रत्ययसम्बन्धे अस्ति, अत्र आदौ अस्ति वा न? मम अत्र तस्य लषक्वतद्धिते सूत्रं किं वदति, उपदेशावस्थायां प्रत्ययस्य आदौ लकारः, शकारः अथवा कवर्गीयव्यञ्जनम्, इत्युक्ते कवर्गे पञ्चव्यञ्जनानि सन्ति, क ख घ ञ, तेषु पञ्चसु एकं व्यञ्जनम् अत्र आदौ उपदेशावस्थायां प्रत्ययस्य आदौ अस्ति चेत् लषक्वतद्धिते इति सूत्रेण तस्य इति संज्ञा भवति. अत्र ञकारः कवर्गीयव्यञ्जनमस्ति इति कृत्वा तस्य इति संज्ञा भवति, तदनन्तरं तस्य लोपः इत्यनेन तस्य लोपः भवति. तदर्थमेव अत्र केवलं निरनुबन्धरूपम् इ इति दृश्यते. अनन्तरं द्विवचनप्रसङ्गे किमपि कार्यं नास्ति. अन्तिमप्रत्ययः सप्तमी विभक्ति बहुवचनप्रत्ययस्य प्रसङ्गे वदतु. बहुवचन सुप प्रत्यक्षतया प अन्ते अस्ति, अतः द्वितीय इत् सूत्रम् अन्त्यहलन्तं भवति, अतः प इति भवति. उत्तमम्. इत्युक्ते अत्र सुप् इत्यस्मिन् तत्र अन्तिम हल् वर्णः पकारः अस्ति, तस्य पकारस्य लोपः हलन्त्यम् इति सूत्रेण अत्र उपदेशावस्थायाम् अन्तिम हल् वर्णस्य इत् संज्ञा भवति हलन्त्यं सूत्रेण. अतः अत्र पकारस्य इत् संज्ञा भवति, तदनन्तरं तस्य लोपः अपि भवति. तदर्थमेव तत्र केवलं अन्ते सु इति एव अवशिष्यते. उत्तमं, धन्यवादः महोदय. पुष्पा भगिनी, भवती अग्रे किं लिखितमस्ति पठतु शीघ्रम्. अस्तु भगिनि, पूर्वत्र सिद्धम् अष्ट भगिनि, अत्र वाक्यानि सन्ति, वाक्यानि शीघ्रं पठतु. अत्र दशवाक्यानि सर्वे सर्वे वाक्यानि. अस्तु अस्तु. हा, सु इति प्रत्यये उकारस्य इत् संज्ञा भवति उपदेशे जननासिक इत्यनेन. औ इति प्रत्यये कोऽपि इत्संज्ञकः वर्णः नास्ति. जस् इति प्रत्यये जकारस्य इत्संज्ञा भवति चुटु इति सूत्रेण. अम् इति प्रत्यये मकारस्य इत्संज्ञा भवति स्म हलन्त्यम् इति सूत्रेण, परन्तु न विभक्तौ तु स्मः इति सूत्रेण तस्य निषेधः क्रियते, अतः मकारस्य इत्संज्ञा न भवति. अम् इति एव अवशिष्यते. औट् इति प्रत्यये नटकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण, औ इति अवशिष्यते. ता इति प्रत्यये टकारस्य इत्संज्ञा भवति चुटु इति सूत्रेण, आ इति अवशिष्यते. भ्यां भिस् भियस् अत्र अन्तिमस्य मकारस्य मकारस्य सकारस्य च इत्संज्ञा भवति स्म हलन्त्यम् इति सूत्रेण, परन्तु न विभक्तौ तु स्मः इति सूत्रेण निषेधः क्रियते, अतः मकारस्य सकारस्य च संज्ञा न भवति. अतः भगिनि अत्र किञ्चित् स्थगयतु. अत्र वयं निरनुबन्धरूपान् अपि च सानुबन्धरूपान् पश्यामश्चेत् तत्र कोष्टकद्वयं पश्यामश्चेत् तत्र स्थूलाक्षरैः लिखितानि भ्याम्भिस् एते षट् प्रत्ययाः सन्ति. एतेषां प्रत्ययानां प्रसङ्गे सकारः अन्तिमवर्णः अस्ति, मकारः अन्तिमवर्णः अस्ति, सकारः मकारः द्वयमपि हल्वर्णौ एव, किन्तु तयोः लोपः किमर्थं न भवति इति प्रश्नः उदेति. तदर्थमेव अत्र एकं नूतनं सूत्रमस्ति, न विभक्तौ तु स्माः इति सूत्रमस्ति. न विभक्तौ तु स्माः इति सूत्रेण अन्ते स्थितस्य सकारस्य अथवा मकारस्य लोपः न भवति. इत्युक्ते हलन्त्यम् इत्यस्य बाधकसूत्रम् एव न विभक्तौ तु स्माः. अत्र भ्याम् इति प्रत्ययस्य प्रसङ्गे, भिस् इति प्रत्ययस्य प्रसङ्गे अन्तिमवर्णः तत्र हल्वर्णः अस्ति, किन्तु हलन्त्यम् इति सूत्रेण तस्य लोपः भवति स्म, किन्तु न भवति. तत्र कारणं किम् इत्युक्ते तत्र न विभक्तौ तु स्माः इति सूत्रेण तत्र स्थितस्य अन्ते स्थितस्य मकारस्य वा अथवा सकारस्य इति संज्ञा न भवति इति मुख्यविषयः. तत्र न विभक्तौ तु स्माः सूत्रं किं वदति, भवती किञ्चित् वदति वा? विभक्तौ, तत् विभक्तौ इति वदनेन अत्र औ अस्ति, तत्तु औ इति विभक्तौ तु सकारः मकारः तु स्मा इति वदनेन सकारः मकारः द्वे अपि, तत्तु न विभक्तौ इति वदनेन द्वे अस्ति इति विभक्तौ. किञ्चित् वदामि अत्र न विभक्तौ तु स्माः सूत्रं किं वदति इत्युक्ते तत्र तु इति वदामश्चेत् तवर्गीयव्यञ्जनानि, सर्वे तवर्गीयव्यञ्जनानि, अपि च सकारः मकारः एतेषां कति वर्णाः, अपि च तत्र तवर्गीयव्यञ्जनानि इत्युक्ते पञ्चव्यञ्जनानि सन्ति, अपि च सकारः मकारः इत्युक्ते आहत्य सप्त वर्णाः सन्ति. एतेषां सप्तानां वर्णानाम् इति संज्ञा न विभक्तौ तु स्माः इति सूत्रेण, यद्यपि एते वर्णाः प्रत्ययस्य अन्ते सन्ति चेदपि तेषाम् इति संज्ञा न भवति. अत्र न विभक्तौ तु स्माः इति सूत्रे यदि वयम् अनुवृत्तिसहितसूत्रं पश्यामश्चेत् तत्र न इतः इति सूत्रं वदति. इत्युक्ते एतेषां वर्णा एतस्मिन् सूत्रे उक्तानां वर्णानाम् इति संज्ञा न भवति. के वर्णाः सूत्रे के वर्णाः उक्ताः, तवर्गीयवर्णाः सकारः मकारः, एतेषां सप्तानां वर्णानाम् इति संज्ञा अनेन सूत्रेण न भवति. अत्र विभक्तिश्च इति एकं सूत्रमस्ति, तस्य प्रसक्तिः अपि अस्ति. इत्युक्ते के विभक्तिसंज्ञकाः भवन्ति इति प्रश्नः उदेति. अत्र विभक्तिश्च इति सूत्रेण सर्वे न केवलं सुप्रत्ययाः, तिङ्प्रत्ययाः अपि विभक्तिसंज्ञकाः भवन्ति इति तत्र न विभक्तौ तु स्मः सूत्रं वदति. आहत्य किम् अवगन्तव्यम् अत्र? हलन्त्यम् इति सूत्रस्य बाधकसूत्रम् एतत्, अपि च अन्ते सकारः वा, प्रत्ययस्य अन्ते सकारः वा मकारः वा अस्ति चेदपि, अपि च तवर्गीयव्यञ्जनानि सन्ति चेदपि तेषाम् इति संज्ञा न भवति. तदर्थमेव हलन्त्यं प्रबाध्य इदं सूत्रम् अत्र कार्यं करोति इति कृत्वा भ्यां भिस् प्रत्ययौ द्वौ प्रत्ययौ अपि यथावत् अत्र कार्यं करोति. विभक्तौ इति वदनेन तत्तु द्वितीय प्रथमविभक्ति द्विवचने अस्ति न सप्तमी. अत्र तृतीयविभक्त्यां द्विवचने, बहुवचने, चतुर्थीविभक्त्यां द्विवचने बहुवचने, पञ्चमी विभक्त्यां द्विवचने बहुवचने, तत्र षट्सु स्थलेषु भ्यां भिस् इति प्रत्ययौ दृश्यन्ते. तत्र न विभक्तौ तु स्माः इति सूत्रेण अन्तिम हल् वर्णस्य इत् संज्ञा न भवति, अपि च तस्य लोपः अपि न भवति. यदा यावत्पर्यन्तं तस्य इत् संज्ञा न भवति तावत्पर्यन्तं तस्य लोपः न भवति. तदर्थमेव अत्र भ्यां भिस् प्रत्ययौ द्वौ अपि यथावत् तत् सम्यक् भगिनि. विभक्तौ इति पदं प्रथमाविभक्ति द्विवचनं सप्तमी विभक्त्यन्तं पदं न इति अव्ययपदमस्ति. तत्र विभक्तौ इति सप्तमी विभक्ति विभक्ति सम्यक् सम्यक् यथा मतिः शब्दवत् इकारान्त स्त्री ह्रस्व इकारान्त स्त्रीलिङ्गपदमस्ति, सप्तम्यन्तं रूपं विभक्तौ तुस्माः इति प्रथमान्तं पदमस्ति. आहत्यत्र पूर्वसूत्रात् अत्र न इति पूर्वसूत्रात् इतः इति पदम् अनुवृत्तिरूपेण अस्मिन् सूत्रे आयाति इति कृत्वा अत्र मुख्यविषयः तु तुस्माः न इतः, तुस्माः न इतः कुत्र कस्यां स्थित्याम् उपदेशावस्थायाम् इति अत्र अवगन्तव्यम्. अग्रे किञ्चित् पठतु. ञे ञि इत्यनयोः प्रत्ययोः दशक्वतद्धिते इति सूत्रेण ञकारस्य संज्ञा भवति, अतः एकारः इकारः च अवशिष्यते शिष्येते. ञसि ञस् इत्यनयोः प्रत्ययोः लषक्वतद्धिते इति सूत्रेण ञकारस्य संज्ञा भवति, इकारस्य इत् संज्ञा भवति उपदेशजननासिक इत्यनेन. ञस् इत्यस्य सकारस्य इत् संज्ञा भवति स्म हलन्त्यम् इति सूत्रेण, परन्तु न विभक्तौ तु स्माः इति सूत्रेण तस्य निषेधः क्रियते, अतः सकारस्य इत् संज्ञा न भवति, उभयत्र अस् इति एव अवशिष्यते. ओस् आम् इत्यनयोः प्रत्ययोः सकारस्य मकारस्य च इत्संज्ञा भवति स्म इति सूत्रेण, परन्तु न विभक्तौ तु स्माः इति सूत्रेण तस्य निषेधः क्रियते, अतः सकारस्य मकारस्य च इत्संज्ञा न भवति. ओस् अत्र अत्र किञ्चित् अत्र पश्यामश्चेत् पुनः एकवारम् अत्र अस् इति प्रत्ययः अस्ति पञ्चमी विभक्ति, तत्र अस् प्रत्ययः अत्र औस् औस् इति अस्ति. औस् षष्टिविभक्त्यां द्विवचने अस्ति, सप्तमी विभक्त्यां औस् अस्ति तत्र, अपि च आम् अस्ति तत्र. तत्रापि न विभक्तौ तुस्माः इति सूत्रेण सकारमकारयोः लोपः न भवति. यदि केवलं हलन्त्यं सूत्रं हलन्त्यं सूत्रेण तेषाम् इति संज्ञा भवति स्म, किन्तु न भवति. किमर्थमित्युक्ते न विभक्तौ तुस्माः इति सूत्रं हलन्त्यम् इत्यस्य बाधकसूत्रं, तदर्थं तस्य कार्यं निषेधयति एतत् सूत्रम्. आहत्य अन्तिमं वाक्यं. सुप् इति प्रत्यये पकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण, सु इति अवशिष्यते. उत्तमम्. आहत्य यदि वयं द्विवारं पठामश्चेत् वयं सुलभतया अवगन्तुं शक्नुमः इत्संज्ञाप्रकरणे केवलम् एतानि सूत्राणि सन्ति. इत्युक्ते एकं विधिसूत्रमस्ति तस्य लोपः इति विधिसूत्रमस्ति, अन्ये सर्वे इत्संज्ञा के इत् संज्ञासूत्राणि. अत्र उपदेशे जुनुनासिके इत् चुटु न विभक्तौ तु स्माः लषक्वतधिते, अपि च किन्तु अत्र न दत्तमस्ति इत् संज्ञाप्रकरणे अन्यानि सूत्राणि अपि सन्ति. कथम् इत्युक्ते आदिर्निटुडवः शः प्रत्ययस्य एतानि सूत्राणि अपि सन्ति. किन्तु अत्र तु अस्माकं विषयः तु प्रत्ययानां प्रसङ्गे एव, न तु धातूनां प्रसङ्गे. एतानि तत्र सप्तसूत्राणि सन्ति. एतानि सप्तसूत्राणि अष्टाध्याय्याम् इत् संज्ञाप्रकरणे दत्तानि. एकमेव विधिसूत्रं, तदेव तस्य लोपः. पुनः पुनः वयम् एकवारम् अत्र किञ्चित् चिन्तनं कुर्मः चेत् सानुबन्धरूपात् सुलभतया निरनुबन्धप्रत्ययान् साधयितुं शक्नुमः. तदनन्तरं गते सप्ताहे भगिनी अत्र राजपुरुषः इति पदं स्वीकृत्य किञ्चित् चिन्तनं कृतवती. तदर्थं वयं सर्वे अपि अत्र उदाहरणं राजपुरुषः इत्यस्मिन् पदे तत्र कीदृशं कार्यं भवति, कानि कानि सोपानानि सन्ति, केन सूत्रेण किं कार्यं भवति इति किञ्चित् परिशीलयामः अधुना. तदर्थं भवन्तः सर्वे अत्र उदाहरणम् इति लिखितमस्ति. अत्र राजपुरुषः इति एकं सरलम् उदाहरणम् अत्र लिखितवती भगिनी. तत् उदाहरणम् एकवारं पश्येम. धन्यवादः पुष्पा भगिनी. अनन्तरम् अन्ये के के सन्ति अत्र इदानीं पर्यन्तं यस्य क्रमः? वदामि भगिनि. भवती वदतु, पठतु. अधुना एकं सरलम् उदाहरणं स्वीकृत्य समासप्रक्रिया कथं भवति इति परिशीलयामः. यदा राजपुरुषः इति षष्ठी तत्पुरुषसमासस्य उदाहरणं लौकिकविग्रहं राज्ञः पुरुषः इति लौकिकविग्रहवाक्यं प्रथमे सोपाने अलौकिकविग्रहवाक्यं चिन्त्यते. पुरुषः योगः सु, योगः राजन्, योगः नस् इति अलौकिकविग्रहवाक्यम्. पठामि भगिनि. तावत् पर्यन्तं प्रत्येकं वाक्यं समस्तपदं राजपुरुषः विग्रहवाक्यं राज्ञः पुरुषः इति लौकिकविग्रहवाक्यं प्रथमं कर्तव्यं. तदनन्तरम् अलौकिकविग्रहवाक्यं करणीयं. तत्र पुरुषः योगः सु, राजन् योगः नस् इति अलौकिकविग्रहवाक्यम्. इत्युक्ते आहत्य अत्र साधारणतया अर्धं दृष्ट्वा, अर्धं मनसि निधाय एव सर्वदा लौकिकविग्रहवाक्यं वक्तव्यं. लौकिकविग्रहवाक्यस्य प्राधान्यं किं, किमर्थं लौकिकविग्रहवाक्यं वक्तव्यम्? समासपदे द्वे पदे अस्ति, तस्य विभक्तिरूप निर्णयं करणं तदेव लौकिकविग्रहवाक्यस्य अर्थं भवति. इत्युक्ते अत्र यत्र कुत्रापि समस्तपदमस्ति चेत् तस्य अर्थबोधनार्थं, तस्य अर्थम् अवगन्तुं इत्युक्ते लौकिकविग्रहवाक्यं वक्तव्यं. लौकिकविग्रहवाक्यं मनसि निधाय तदनन्तरं तत्र अलौकिकविग्रहवाक्यरचना कर्तव्या. अलौकिकविग्रहवाक्यस्य प्रामुख्यं किं, किमर्थं लेखनीयम्? विभक्तिनिर्णयार्थं समस्तपद निर्णयार्थं किं पदं, किं विभक्ति इति प्रथमं ज्ञातव्यं. ततः एव वयं अलौकिकविग्रहं कुर्मः. उत्तमम्. इत्युक्ते अत्र समस्तपदरूपसाधनार्थं, समस्तपदरूपसाधनार्थं वयम् अत्र शास्त्रीयचिन्तनं कुर्मः. शास्त्रीयपद्धत्या अत्र वयं रूपं साधयामः. तदर्थम् आरम्भे लौकिकविग्रहवाक्यकथनात् समस्तपदनिर्माणप्रक्रिया आरभ्यते इति वयं पठितवन्तः. इत्युक्ते आरम्भे समस्तपदस्य अर्धं दृष्ट्वा लौकिकविग्रहवाक्यम् उक्त्वा तदनन्तरम् अलौकिकविग्रहवाक्यरचना करणीया. अत्र अलौकिकविग्रहवाक्यं किम्? पुरुष योगः प्रत्ययसु राजन् योगः नस् नस् इति षष्टिविभक्तिप्रथम एकवचनरूपम्. उत्तमम्. अत्र सु इति कीदृशप्रत्ययः? सु इति प्रथमाविभक्ति एकवचनं. तद् अत्र सु उकार उपदेशजन सूत्रेण उकारलोपः भवति, सकार एव अवशिष्यति. सकारलोपः न भवति, विभक्तो तस्मात् सूत्रे सकारलोपः न भवति. अन्यसूत्रेण विसर्गः भवति. उत्तमम्. इत्युक्ते अत्र भवती किम् उक्तवती इत्युक्ते पुरुषः इति पदं कथं साधयामः इति उक्तवती. यदा कदापि वयं पुरुषः इति पदं पश्यामश्चेत् पुरुषः इति पदं सुबन्तपदं, पुरुषः इत्यस्य पदस्य अन्ते सुप्रत्ययः अस्ति. सुप्रत्यय सु इति प्रथमपुरुष प्रथमाविभक्ति, क्षम्यतां, प्रथमाविभक्ति एकवचनप्रत्ययः सुप्रत्ययः अस्ति. अत्र यथा भगिन्या उक्तं, वयं पूर्वमेव दृष्टवन्तः, तत्र उकारस्य लोपः भवति, सकारः तिष्ठति, तदनन्तरं ससजुषोरुः इति सूत्रेण सकारस्य रुत्वं भवति, तदनन्तरं खरवसानयोर्विसर्जनीयः इति सूत्रेण सकारस्य रेफस्य स्थाने तत्र विसर्गादेशः भवति. एतत् सर्वं वयं पठितवन्तः. अत्र पुरुषः इति पदे प्रकृतिप्रत्ययविभागः अस्ति. इत्युक्ते अत्र प्रकृतिः पुरुष इति प्रकृति, सु इति प्रत्ययः, तथा एव राजन् इति प्रकृतिः, नस् इति प्रत्ययः. अत्र सु इति प्रथमाविभक्ति एकवचनप्रत्ययः, नस् इति षष्टिविभक्ति एकवचनप्रत्ययः अस्ति. किमर्थम् इत्युक्ते पूर्वं वयं लौकिकविग्रहवाक्यं किं वदामः? राज्ञः पुरुषः. राज्ञः इति राजा शब्दस्य षष्टिविभक्ति एकवचनरूपम् अस्ति. अस्माकं मनसि षष्टि तत्पुरुषसमासविधायकसूत्रं मनसि स्थापयित्वा एतत् सर्वं कुर्मः. तदर्थमेव पुरुषयोगः सु, राजन्योगः नस् इति अलौकिकविग्रहवाक्यं भवति. अग्रे पठतु. पुरुषयोगः सु योगः राजन्योगः नस् समाससंज्ञा भवति प्राकडारात् समासः इति सूत्रेण. तदनन्तरं तत्पुरुषः इति सूत्रेण विशिष्टतत्पुरुषसंज्ञा अपि विधीयते. षष्टि इति विधायकसूत्रेण राज्ञः इति षष्ट्यन्त्यं सुबन्तं, पुरुषः इति समर्थेन सुबन्तेन सह समस्यते. समास प्रक्रियायां प्रथमं समास संज्ञा कर्तव्यं. केन सूत्रेण इत्युक्ते प्राकडारात् समासः इति सूत्रेण समास संज्ञा भवति. तदनन्तरं विशिष्टसूत्रेण तत्पुरुषः वा सप्तमी तत्पुरुषः इति पञ्चमी इति विशिष्टसूत्रसंज्ञाः अपि विधीयते. केन सूत्रेण अत्र किञ्चित् अवगन्तव्यम्. अत्र प्राक्कडारात् समासः इत्यनेन समाससंज्ञा दीयते, किन्तु तत्पुरुषसमासः तत्पुरुषसंज्ञा कथं किमर्थं दीयते इति अपि चिन्तनीयं. तत्पुरुषसंज्ञा किमर्थं, तत्पुरुषाधिकारः अत्र अस्ति इति कथम् अवगन्तुं शक्नुमः अत्र? इत्युक्ते अत्र पुनः एकवारं लौकिकविग्रहवाक्यं दृष्ट्वा अत्र, अथवा राजपुरुषः इति पदं स्वीकृत्य एकं क्रियापदं योजयित्वा राजपुरुषः गच्छति इति वयम् एकवारं राजपुरुषः गच्छति इति वाक्यं लिखित्वा तत्र राज्ञः प्राधान्यमस्ति वा नो चेत् पुरुषस्य प्राधान्यमस्ति वा इति एकवारं प्राधान्यता, कस्य पदस्य प्राधान्यमस्ति इति प्राधान्यतायाः चिन्तनं कृत्वा कुर्मः चेत् किं भवति भगिनी वदतु? पदं भवति समासे न न अत्र तत्पुरुषः इति विशिष्टतत्पुरुषसंज्ञा विधीयते इति लिखितमस्ति, किन्तु तत्पुरुषसंज्ञा किमर्थम् अत्र दत्तमस्ति, किमर्थं द्वन्द्वसमाससंज्ञा द्व्वन्द्वः इति नास्ति, बहुव्रीहिः इति नास्ति अस्मिन् प्रसङ्गे? तत्पुरुषसंज्ञा एव किमर्थं दीयते अत्र? अत्र अलौकिकविग्रहे अत्र राजन् योगः नास्ति इति लिखितम् अस्ति, ततः एव तत्पुरुष एव. किञ्चित् अत्र सरलभगिनी राज समस्तपदः इस् राजपुरुषः. राजपुरुषः क्रियापदं योजयामः चेत् राजपुरुषः गच्छति इति, राजपुरुषः गच्छति इति वाक्येन पुरुषः गच्छति इति अवगन्तुं शक्यम्, उत्तरमायाति. सो पुरुषः इति प्राधान्यम् अस्ति, राजः नास्ति. पुरुषः प्राधान्यम् अस्ति चेत् इति तत्पुरुषसमासः इति भवति. उत्तरपदप्राधान्यम् अस्ति. उत्तमम् तदेव तत्पुरुषसमासः. तत्पुरुषसमासः after we determine that, then we know to find out the shashti iti sutrena, shashti iti sutrena we find the purvapada. उत्तमम् इत्युक्तात् आहत्य वयं पूर्वमपि दृष्टवन्तः, गुणेन सह वा अथवा क्रियया सह वा तस्य अन्वयं कृत्वा तत्र पदप्राधान्यनिर्णयं कुर्मः. पदप्राधान्यं निर्णयं कुर्मः चेत् अस्मिन् सन्दर्भे पुरुषः गच्छति न तु राजा इत्युक्ते अत्र उत्तरपदप्राधान्यं दृश्यते, पुरुषः एव गच्छति इति कृत्वा यत्र कुत्र उत्तरपदप्राधान्यं भवति तत्पुरुषसमासे एव. तदर्थमेव अत्र तत्पुरुषसंज्ञा विशिष्टसंज्ञा दीयते. तदनन्तरं षष्टि इति विधायकसूत्रेण राज इति पदस्य पदं षष्टि इति विधायकसूत्रेण अत्र कार्यं भवति. अग्रे धन्यवादः भगिनि. गीताञ्जलि भगिनी भवती पठतु अग्रे. धन्यवादः. पुरुष योगः सु योगः राजन् योगः ङत् समासस्य प्रातिपदिकसंज्ञा भवति तद्धितसमासश्च इत्यनेन सूत्रेण. अत्र तु वयं जानीमः प्राधान्यं पदं किम् अपि च समाससंज्ञा इति भूत्वा वयं पुरुषयोगसु योग राजन् योग ङस् तत्तु एकं कृत् तद्धितसमासश्च सूत्रेण प्रातिपदिकसंज्ञा भवति अत्र. इत्युक्ते कस्य प्रातिपदिकसंज्ञा भवति? प्रातिपदिकसंज्ञा कस्य भवति इत्युक्ते उत्तमम्. उषाभगिनी उक्तवती कस्य प्रातिपदिकसंज्ञा भवति इत्युक्ते अत्र सम्पूर्णशब्दस्वरूपस्य प्रातिपदिकसंज्ञा भवति. कथम् इत्युक्ते पुरुषयोगः सु राजन् योगः नस् अत्र सम्पूर्णपदस्य प्रातिपदिकसंज्ञा भवति. यदा प्रातिपदिकसंज्ञा नास्ति चेत् किं भवति? यदि प्रातिपदिकसंज्ञा नास्ति चेत् किमर्थं वयं पदं निष्पन्नं भवति भगिनि? तदनन्तरं तु नास्ति इतोपि स्पष्टतया. उत्तमम् भगिनि. उषा भगिनी उक्तवती अत्र कृत्तद्धितसमासाश्च इति सूत्रं वयं पूर्वमेव दृष्टवन्तः. कृत्तद्धितसमासाश्च सूत्रेण प्रातिपदिकसंज्ञा न भवति चेत् तदनन्तरं सोपानमस्ति, अग्रिमं सोपानं सुपहलोपः. सुपहलोपः न भवति इत्युक्ते पूर्वसोपानं कृत्तद्धितसमासाश्च सूत्रेण प्रातिपदिकसंज्ञा भवेत् चेदेव तदनन्तरं तत्र द्वयोः सुप्रत्ययोः लोपः न भवति, तेषां लोपं न कर्तुं शक्नुमः. तदर्थमेव अनेन सूत्रेण प्रातिपदिकसंज्ञा दीयते, तदनन्तरं सुपः लोपः भवति. तदेव वयं पूर्वम् एकं परिच्छेदं पठितवन्तः. तत्र प्रातिपदिकसंज्ञायाः प्रयोजनं किम् इति वयं तत्र प्रयोजनद्वयं दृष्टवन्तः. एकं प्रयोजनं आरम्भे सुपः लोपः, किन्तु अत्र कस्य प्रातिपदिकसंज्ञा इत्युक्ते सम्पूर्णसमस्त तत्र शब्दस्वरूपस्य प्रातिपदिकसंज्ञा भवति. अग्रिमं वाक्यं पुरुषयोगसु योगः राजन् योगः ङस्. इदानीं सुप्रत्ययौ लुकौ लोपौ भवतः सुपोधातुप्रातिपदिकयोः इत्यनेन. अतः ङस् सु इत्यनयोः लुक् भवति. प्रातिपदिकसंज्ञा भूत्वा अधुना सम्पूर्ण पुरुषयोग सुयोग राजन्योगाङ्गस् इति प्रातिपदिकसंज्ञा भूत्वा अधुना सुपोधातु प्रातिपदिकयोः सूत्रेण सुप् प्रत्यय द्वयोः लुक् भवति. तेन रूपं कथं दृश्यते? यदा यदा सुपः लोपः भवति तदा रूपं कथं दृश्यते? रूपं कथं दृश्यते इत्युक्ते पुरुष अपि च अपि च राजन्, किन्तु इत्युक्ते अत्र पुरुषयोगः राजन् इति रूपमेव दृश्यते तत्र. इत्युक्ते सुप् प्रथमाविभक्ति एकवचनप्रत्ययः सुप्रत्ययस्य लोपः, अपि च षष्ठीविभक्ति एकवचनप्रत्ययः नस् द्वयोः लोपः भूत्वा तत्र पुरुषयोगः राजन् इति रूपं सिद्ध्यति. अत्र किमर्थं भगिनी पुरुषयोगः राजन् लिखितवती? किमर्थं राजन् योगः पुरुष इति न लिखितवती? तेन वयं स्पष्टं बुद्धं किं पदं प्राधान्यम् इति. राजपुरुष इति तु समास एव भवति, स्पष्टतया वयम् अवगतम् अधुना. यदि पुरुष प्रथम आगच्छति तदनन्तरं सर्वाणि सोपानानि कृतं वयं अवगच्छामः किं पदं पूर्वनिपात किं पदं उत्तरपदम् अस्ति. उत्तमम्. इत्युक्ते अत्र वयं पूर्वं पठितवन्तः प्रथमानिर्दिष्टं समास उपसर्जनं, उपसर्जनं पूर्वम् एतत् सूत्रद्वयं पठितवन्तः. तेषां प्रसक्तिः अत्र कथमस्ति इति दर्शयितुम् इत्युक्ते प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रम् अत्र कथं कार्यं करोति इति दर्शयितुं भगिनी एतादृशरीत्या लिखितवती. किन्तु अत्र यदा वयं राजन्योगः पुरुष इति लिखामश्चेत् अपि साधु एव, किन्तु सूत्रस्य कार्यं कथं भवति इति अस्माकं कृते अस्माकम् अवगमनार्थम् ईदृशरीत्या लिखितवती. अग्रे पठतु. पुरुषयोग राजन् अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण प्रथमाविभक्त्यां यत् पदं निर्दिष्टम् अस्ति समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति. अत्र समासविधायकसूत्रम् अस्ति षष्ठी इति. अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य उपसर्जनसंज्ञा भवति. अधुना उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जनसंज्ञकपदस्य पूर्वनिपातः भवति. अस्माकम् उदाहरणे राजन् इति पदं षष्ठ्यन्तं पदम्, अतः तस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति. अधुना प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रम् उपसर्जनसंज्ञा दीयते. प्रथमानिर्दिष्टं दीयते इत्युक्ते यस्य सूत्रस्य प्रथमा विभक्ति पदमस्ति तत् यस्मिन् सूत्रे यस्मिन् विधायकसूत्रे यस्मिन् क्षम्यतां भगिनि यस्मिन् विधायकसूत्र यस्मिन् विधायकसूत्रे प्रथमा विभक्ति अस्ति तत् पदम् अत्र समासे प्रथमानिर्दिष्टम् उपसर्जनं संज्ञा स्वीकरोति. उत्तमं. तदनन्तरम् उपसर्जनं पूर्वम् इति सूत्रेण तत् पदं पूर्वम् आयाति इत्युक्ते पूर्वनिपात भवति इत्युक्ते अत्र तु राजन् इति षष्ठी सूत्रेण षष्ठी इति प्रथमाविभक्ति अस्ति चेत् राजन् इति उपसर्जनं संज्ञा स्वीकरोति इति पदं तदनन्तरं राजन् इति पदं पूर्वम् आयाति. उत्तमम्. इत्युक्ते आहत्य षष्ठी इति विधायकसूत्रं षष्ठी तत्पुरुषविधायकसूत्रमस्ति. षष्ठी इति सूत्रे एकमेव पदमस्ति. तत्र तत्पदं प्रथमाविभक्त्यन्तं पदमस्ति. प्रथमानिर्दिष्टं समासोपसर्जनम् इति सूत्रे प्रथमाविभक्त्यन्तं पदं प्रथमाविभक्त्यन्तपदस्य उपसर्जनसंज्ञा भवति इति उक्तमस्ति. अस्मिन् विधायकसूत्रे षष्ठी इति पदमेव षष्ठीविभक्त्यन्तं पदं प्रथमाविभक्त्यन्तं पदमस्ति इति कृत्वा तस्य उपसर्जनसंज्ञा भवति. अपि च षष्ठीसूत्रम् इतोपि किं वदति, किं षष्ठीविभक्त्यन्तेन षष्ठीविभक्त्यन्तपदेन सह किमपि अन्यत् समर्थेन सुबन्तपदेन सह समासं कर्तुं शक्नुमः इति षष्ठीविधायकसूत्रं वदति इति कृत्वा अत्र राजन् शब्दस्य उपसर्जनसंज्ञा भवति. अपि च उपसर्जनं पूर्वं सूत्रेण तस्य पूर्वप्रयोगः भवति इति कृत्वा अग्रिमे सोपाने राजन्योगः पुरुषः इति लिखितवती. इत्युक्ते अधुना अस्माकं कृते अवगतम् अस्माकम् अवगमनं जातं प्रथमानिर्दिष्टं समासोपसर्जनं सूत्रं कथं कार्यं करोति इति अस्माभिः अधुना अवगतम्. अत्र धन्यवादः भगिनी. अन्ये अत्र पुनः बालसुब्रह्मण्यमहोदय भवान् पठतु अग्रिमं सोपानम्. अस्ति वा महोदय? नो चेत् सरला भगिनी भवती पठति वा? आं भगिनि. पुरुष राजन् योगपुरुषः सुप्तिङ्गं पदम् इत्यनेन यस्य अन्ते सुप्रत्ययः अस्ति तस्य पदसंज्ञा भवति. अत्र च राजन् इत्यस्य अन्ते सुप् नास्ति. तर्हि प्रश्न उदेति यत् तस्य पदसंज्ञा अस्ति न वा? उत्तरम् अस्ति यत् प्रत्ययरूपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययस्य लोपानन्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति अतः पदसंज्ञा अस्ति एव. राजन् इत्यस्य पदसंज्ञा अस्ति इति कृत्वा एव अग्रिमसोपाने राजन् इत्यस्य नकारस्य लोप भवति. इदानीं वयं प्रक्रिया पुरुषयोगराजन् इति आगतवन्तः. राजन्योगपुरुष पूर्वपदम् उत्तरपदं तस्य निर्णयं कृतवन्तः. इदानीं दृष्टवन्तः भवति कि अन्य कार्यं भवति वा पूर्वपदस्य. सो इदानीं सुप्तिङ्गं पदम् अनेन द्वयोः पदयोः पदसंज्ञा तिष्ठति कारणकि प्रत्ययलोके प्रत्ययलक्षणं. यतोहि इदानीं सुपोधातु प्रातिपदिकयो अनेन विभक्तिलोप अभवत्. केवलं राजन्योगपुरुष अवशिष्ट तत्र तदापि प्रत्ययलोप भूत्वा तथापि तेषां लक्षणं तिष्ठति. राजन् यतोहि इदानीं केवलं राजन् प्रातिपदिकम् एव वयं पश्यामः, किन्तु यदङ्गस्य तस्य लोपः अभवत् तस्य अपि कारणकी प्रातिपदिकसह सुप्रत्यय योजितम् आसीत्, तस्य पदसंज्ञा अस्ति सुक्त्यङ्कं पदम् इत्यनेन, यस्य प्रातिकपदे सुप्रत्ययोजितं भवति तस्य पदसंज्ञा भवति. अस्माकं प्रति राजन् शब्दस्य प्रातिकपदकसंज्ञा अपि अस्ति, अपि पदसंज्ञा द्वे संज्ञा अत्र संज्ञाद्वयम् अत्र वर्तते. सो इदानीं अग्रिमे परिच्छेदे आगच्छति नकारस्य लोप कथं भवति न लोप प्रातिपदिकान्तस्य इति सूत्रेण. अत्र पूर्वमेव सुपोधातु प्रातिपदिकयोः इत्यनेन सुपः लोपः भवति, किन्तु अत्र यदा कदापि सुपः लोपः भवति चेत् तस्य पदसंज्ञा अस्ति वा इति प्रश्नः आगच्छति एव. किन्तु अत्र एकम् अन्यत् सूत्रमस्ति, प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण सुप्रत्ययानां लोपानन्तरम् अपि प्रत्ययस्य लक्षणं तत्र तिष्ठति एव इति कृत्वा तत्र पदसंज्ञा अस्ति एव. पदसंज्ञा अस्ति चेदेव पदसम्बद्धकार्याणि न भवन्ति, इत्युक्ते तत्र कानिचन सन्धिकार्याणि भवन्ति. तत्र पदसंज्ञा अस्ति चेदेव तत्र सन्धिकार्याणि भवितुं शक्नुवन्ति. तदर्थम् अत्र यद्यपि सुपः लोपानन्तरं प्रत्ययलोपे प्रत्ययलक्षणं सूत्रेण प्रत्ययलक्षणं तिष्ठति, इत्युक्ते पदसंज्ञा तिष्ठति एव. अग्रे अत्र राजन् इति पदात् नकारस्य लोपः कथं भवति अद्य वयं पठितवन्तः. पठतु भगिनि. राजन् योगपुरुष न लोप प्रातिपदिकान्तस्य इति सूत्रेण प्रातिपदिक संज्ञकपदस्य अन्ते विद्यमानस्य नकारस्य लोपो भवति. राजन् इत्यस्य पदसंज्ञा अपि अस्ति, प्रातिपदिकसंज्ञा अपि अस्ति, अत्र संज्ञाद्वयं तिष्ठति, न कोऽपि क्लेशः. अतः राजन् इति प्रातिपदिकस्य पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति. न लोपः प्रातिपदिकान्तस्य इति सूत्रेण राजपुरुषः इति राजपुरुष इति प्रातिपदिकं निष्पन्नं भवति. सो वयं पूर्वं पठितवन्तः न लोपः प्रातिपदिकं तस्य द्वे निमित्तं द्वयं सति अस्ति. तद् एकमस्ति प्रातिपदिकसंज्ञा भवितुम् अर्हति, अन्य अस्ति पदसंज्ञा अस्ति. सो इदानीं वयं दृष्टवन्तः राजन् इति पदे अस्माकं द्वे संज्ञाद्वयं तिष्ठति. कथं राजन् इति प्रातिपदिकसंज्ञा अस्ति करारसमासचयनेन, अपि तद्धितसमास कृतसमासचयनेन प्रातिपदिकसंज्ञा अस्ति, अपि सुप्रत्ययलोपः भवति तस्य सुप्तिङ्गं पदं पदसंज्ञा अपि अस्ति. सो राजन् पदस्य द्वे संज्ञा वयं जानीमः, अतः न लोपः प्रातिपदिकं चस्य इति सूत्रस्य प्रसक्तिः आगच्छति. सो नकार अन्तिमनकार प्रातिपदिकस्य पदस्य अन्तिमनकारस्य लोपः भवति, तो राज इव षष्ठस्य प्रातिपदिकं भवति राजपुरुष. कार्यं नूतनकारं भूत्वा राजपुरुष इति प्रातिपदिकम् आगच्छति. उत्तमम्. इत्युक्ते अत्र नकारस्य लोपः भवति, न लोपः प्रातिपदिकान्तस्य, आहत्य अन्ते राजपुरुष इति प्रातिपदिकं सिद्ध्यति. अधुना अस्माकं कार्यं लिङ्गनिर्णयं करणीयः, निर्णयः करणीयः, अपि च वचननिर्णयः अपि. इत्युक्ते एतावत्पर्यन्तं तयोः चिन्तनं न कृतवन्तः. अत्र एकं नूतनं सूत्रमस्ति, परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण तत्पुरुषसमासप्रसङ्गे कथं लिङ्गनिर्णयं कुर्मः, अपि च वचननिर्णयः कथं क्रियते, एतत् सर्वं परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रस्य आधारेण अग्रिमे सप्ताहे वयं ज्ञातुं शक्ष्यामः. तदर्थम् अत्र स्थगयामः. सर्वेषां धन्यवादः. धन्यवादः भगिनी. शुभरात्रि.